सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतम्। प्रवर्तमानः विषयः तु अव्ययीभावसमासः, स एव विषयः अद्यापि अनुवर्तते। अव्ययीभावसमासप्रसङ्गे अष्टाध्यायी पुस्तके, मातुः पुस्तके, तत्र षट्चत्वारिंशत्तमे पुटे कानिचन सूत्राणि सन्ति, अव्ययीभावसम्बद्धसूत्राणि सन्ति। प्रथमं सूत्रम् अव्ययीभावः, तत्सूत्रं संज्ञासूत्रम् अधिकारसूत्रं च। अव्ययीभावः इति सूत्रेण विशिष्टसमाससंज्ञा विधीयते, दीयते। अव्ययीभावश्च इति एकं सूत्रमस्ति, तेन सूत्रेण अव्ययीभावसमासः अव्ययं भवति। अपि च अव्ययीभावश्च इति सूत्रेण एव नपुंसकत्वम् अपि प्राप्नोति। अव्ययीभावः इति तत्र तस्मिन् पदे श्वी नाम्ना एकः प्रत्ययः अस्ति, तस्य को अर्थः इत्युक्ते अभूत तद्भावे च्वी इति वदन्ति, इति उच्यते। तत्र च्वी प्रत्ययस्य योजनेन किं भवति, यत् पदं पूर्वम् अव्ययपदं नास्ति, च्वी प्रत्ययस्य योजनेन तत् पदम् अव्ययपदं भवति इति विषयः। अव्ययीभावसमासे पूर्वपदार्थप्राधान्यं वर्तते, पूर्वपदार्थप्रधानः अव्ययीभावः। पदप्राधान्यप्रसङ्गे वयं पूर्वमेव ज्ञातवन्तः, वयं जानीमः एव। अपि च अत्र गते सप्ताहे कानिचन सूत्राणि वयं परिशीलितवन्तः, अहं तेषां सूत्राणां प्रसङ्गे बहु लघुरूपेण एव किञ्चित् वदामि, तदनन्तरं करपत्रे किं दत्तमस्ति तस्मिन् प्रसङ्गे चिन्तनं कुर्मः। प्रथमं सूत्रं ज्ञाप्रातिपदिकात् इति सूत्रमस्ति, अधिकारसूत्रं। तस्य अधिकारे चतुर्थाध्याये पञ्चमाध्याये च प्रत्ययः नाम्ना यः विहितः भवति सः प्रातिपदिकात् विहितः भवति इति ज्ञाप्रातिपदिकासूत्रं वदति। अव्ययीभावसमासप्रसङ्गे समासान्तप्रत्ययानां विधानं भवति इत्यपि अस्माभिः परिशीलितम्। तत्र पञ्चसूत्राणि सन्ति, अव्ययीभावे सरत्प्रभृतिभ्यः, अनश्च नपुंसकादन्यतरस्यां, नदीपौर्णिमास्याग्रहायणीभ्यः, झयः इति पञ्चसूत्राणि वयं पठितवन्तः। अव्ययीभावे सरत्प्रभृतिभ्यः इति सूत्रेण शरदादिगणे ये शब्दाः सन्ति तेषु अन्यतमं पदम् उत्तरपदं भवति चेत् टच् इति समासान्तप्रत्ययः विधीयते, नित्यरूपेण विधीयते। अनश्च इति सूत्रेण यत् अनन्तपदमस्ति, पुंलिङ्गपदं वा भवतु स्त्रीलिङ्गपदं वा भवतु, अनन्तशब्दः उत्तरपदं भवति चेत् तदा टच् इति समासान्तप्रत्ययः नित्यरूपेण विधीयते इति अनश्च इति सूत्रं वदति। अनन्तरं नपुंसकादन्यतरस्याम् इति एकं विशिष्टं सूत्रमस्ति, केवलं नपुंसकलिङ्गशब्दानां कृते एव। तत् किं वदति, अनन्तनपुंसकलिङ्गशब्दः अस्ति चेत्, उत्तरपदं भवति चेत् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते। चतुर्थं सूत्रं नदीपौर्णिमास्याग्रहायणीभ्यः इति सूत्रमस्ति, तस्मिन् सूत्रे त्रीणि पदानि सन्ति, तेषु त्रिषु पदेषु अन्यतमं पदम् उत्तरपदं भवति चेत् अव्ययीभावसमासप्रसङ्गे विकल्पेन टच् समासान्तप्रत्ययः विधीयते, किन्तु विकल्पेन विधीयते इति मुख्यविषयः। पञ्चमं सूत्रं झयः अस्ति, झयन्तशब्दः उत्तरपदं भवति चेत्, झयन्तशब्दः इत्युक्ते झय् इति प्रत्याहारः अस्ति, झय् प्रत्याहारस्तवर्णयुक्तं पदम् उत्तरपदं भवति चेत् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते इति अस्माभिः परिशीलितम्। तदनन्तरं विभाषा इति अधिकारसूत्रमस्ति, विभाषासूत्रस्य अधिकारे यानि सूत्राणि सन्ति तेषां सूत्राणां द्वारा यत् कार्यं भवति तत् कार्यं विकल्पेन भवति, किन्तु विभाषासूत्रात् पूर्वं नित्यरूपेण कार्यं भवति इति अस्माभिः परिशीलितम्। तदनन्तरम् अव्ययात् आप्सुपः इति सूत्रं दृष्टवन्तः, अव्ययात् आप्सुपः सूत्रं भिन्नं, सुपो धातुप्रातिपदिकयोः इति सूत्रं भिन्नम्, अस्माभिः तत्र भ्रमः मास्तु। अव्ययात् आप्सुपः सूत्रं किं वदति इत्युक्ते, अव्ययात् परस्य स्थितस्य सुप्रत्ययस्य लोपः भवति. इत्युक्ते अव्ययपदानि अपि सुबन्तपदानि एव. यद्यपि अव्ययात् आप्सुपः इति सूत्रेण तेषाम् अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति चेदपि अव्ययपदानि सुबन्तपदानि. अव्ययात् आप्सुपः इति सूत्रेण सुपः लुक् भवति. तदनन्तरं ह्रस्वोनपुंसके प्रातिपदिकस्य इति सूत्रं दृष्टवन्तः. नपुंसकलिङ्गे अजन्तप्रातिपदिकस्य ह्रस्वत्वं भवतु इति सूत्रं वदति. तस्मिन् प्रसङ्गे एव वयम् अचश्च इति एकं सूत्रं, परिभाषासूत्रमपि दृष्टवन्तः. तदनन्तरं बहुमुख्यं सूत्रं नाव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् परे सुप्रत्ययस्य लुक् न भवति. पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्रत्ययस्य स्थाने अमादेशः भवति इति वयं दृष्टवन्तः. तदनन्तरं तृतीया सप्तम्योर्बहुलं सूत्रमस्ति. तेन अदन्त अव्ययीभावसमासे तृतीयाविभक्त्यां सप्तमी विभक्त्याम् अमादेशः विकल्पेन भवति इति कृत्वा तत्र रूपद्वयं सिध्यति. तदनन्तरं समासे सन्धिः नित्यः, तदर्थं तत्र सन्धिकार्यं करणीयमेव. तत्र एकं सन्धिसूत्रमस्ति, वर्णं अमिपूर्वः इति सूत्रमस्ति. तेन सूत्रेण तत्र पूर्वरूपादेशः भवति, सवर्णदीर्घसन्धिं प्रबाध्य अमिपूर्वः इति सूत्रं कार्यं करोति. तावत्पर्यन्तं वयं गते सप्ताहे चर्चितवन्तः. अद्य वयम् अव्ययीभावसमासप्रसङ्गे बहुमुख्यं सूत्रमस्ति, बहु दीर्घं सूत्रमपि, विभक्ति अर्थादिषु वर्तमानम् अव्ययं समर्थेन सुबन्तपदेन समस्यते इति एतत् सूत्रं वदति. विभक्ति अर्थादिषु वर्तमानम् अव्ययं, तत् वाक्यं बहुमुख्यं वाक्यं. विभक्ति अर्थादिषु वर्तमानम् अव्ययं समर्थेन सुबन्तपदेन सह समस्यते, अपि च तत्र प्रायेण समस्यते इति वक्तव्यम्. इत्युक्ते 90% तथा भवति, कुत्रचित् अपवादाः सन्ति इति अस्माभिः ज्ञातव्यम्. अपि च अत्र पुष्पादीक्षित् महोदयायाः अष्टाध्यायीसूत्रपाठः भवतां पार्श्वे अस्ति इति मम चिन्तनम्. अपि च भवन्तः सर्वे तस्मिन् पुस्तके 43 सूत्राणि दत्तानि, एकवारं सूत्राणि पठन्तु. किमर्थमित्युक्ते सूत्राणां पठनसमये अस्माकम् उच्चारणं सम्यक् भवेत्, अपि च बहुवारम् उच्चरामश्चेत् सूत्राणां संस्कारः भवति. तादृशसंस्कारः अपेक्षितः. किमर्थं चेत् एतानि सूत्राणि सर्वदा स्मर्तव्यानि. सूत्रं न स्मरामश्चेत् कार्यं कर्तुं न शक्नुमः. अतः तानि सूत्राणि मनसि तिष्ठन्ति चेत् बहु लाभाय भवति. तदर्थं भवन्तः सर्वे एकवारं तत् पुस्तकम् उद्घाट्य सूत्राणि परिशीलयन्तु. अपि च अधुना वयं केवलं करपत्रात् पठामः, प्रकृतविषयं प्रति सरेम. अतः सरस्वतीभगिनी, भवती अत्र दीर्घसूत्रम् अस्माकं करपत्रे, करपत्रम् उद्घाट्य पश्यतु, दीर्घसूत्रं पठतु. वदतु महोदय. वदतु. मम प्रश्नः अस्ति, अव्ययीभावपदानां नपुंसकलिङ्गसंज्ञापि अस्ति खलु भगिनि, नपुंसकम् इति कारणेन. तदा सोमोर्नपुंसकात् इति सूत्रं न प्रवर्तते वा भगिनि? सोमोर्नपुंसकात् तत् सूत्रं प्रवर्तते वा, अथवा केवलं अस्माभिः यत् सूत्रम् अधीतं नाव्ययीभाव ततोम्यपञ्चम्याः इति सूत्रमेव प्रवर्तते वा इति संशयः अस्ति भगिनि. अत्र पदं नाव्ययीभावात् ततोन्त्वपञ्चम्याः इति सूत्रेण अदन्त पदम् अदन्तमस्ति चेत्, इत्युक्ते ह्रस्वाकारान्तपदमस्ति चेत् तदा तेन सूत्रेण सुप्लुक् न अभूत्वा तत्र अमादेशः भवति इति वयं दृष्टवन्तः. स्वमोर्नपुंसकात् इति सूत्रस्य प्रसक्तिः अत्र अस्ति वा? स्वमोर्नपुंसकात् सु अपि च अम् प्रत्ययानां विषये एव लुक् भवति इति वदति खलु भगिनि. वयं पूर्वस्मिन् करपत्रे दृष्टवन्तः किमर्थं तस्य प्रसक्तिः नास्ति अथवा किमर्थं तद् पूर्वस्मिन् करपत्रे योजितम् इति अहं सम्यक्तया न अवगच्छामि. मम चिन्तनम् अस्ति समो नपुंसकात् इति सामान्यसूत्रमस्ति नपुंसकलिङ्गे प्रातिपदिकनिर्माणार्थं, किन्तु ये यज्ञा अव्ययीभाव अति अत्र अस्ति नाव्ययीभावस्ततो अन्यतरस्याम् एते सूत्राणि विशिष्टसूत्राणि सन्ति अव्ययीभावसमास निर्माणं प्रति. अत्र अव्ययीभावसमासे प्रति विशिष्टसूत्राणि भूत्वा तस्य प्रसक्तिः अत्र आगच्छति. केवलम् अव्ययीभावप्रति तस्य कार्यं भवति. समो नपुंसकात् सर्वे नपुंसकात् ये पदानि सन्ति यथा वनं फलम् इति तेषां प्रति आगच्छति. सु अम् इति तस्य लुक् भवति, अत्र नपुंसकलिङ्गे प्रथमाद्वितीय तत्र सु अम् प्रत्ययोः लुक् भवति इति तत्र वयं पूर्वं चर्चितवन्तः, किन्तु अत्र कीदृशं चिन्तनम् अपेक्षितम् इति. अम् त्वा पञ्चम्याः रैट् भगिनि, सो द अम् इस् ब्राट् इन् बै दिस् सूत्र. भगिनी उक्तवती प्रथम सरलभगिनी वदतु. भगिनी उक्तवती समासपरिचय यदि वयं कृतवन्तः इति सामान्यसूत्राणि सन्ति. यदि वयं प्रत्येकं समास आदाय सूत्राणि पठामः चेत् तेषां प्रति विशिष्टसूत्राणि आगच्छति तत्र इति मम चिन्तनम् अस्ति. अस्तु, उषा भगिनी भवती किं वदन्ती अस्ति, वदतु. The am is, I don't know how to say it in sanskrit, the am is brought out by this sutra, right bagini, amtva panchamyaha, except so the am is brought in the place of su. Astu tasya uttaram prashtavyam eva baginim prushtva gnyatavyam. Tatra करपत्रात् अद्य पठेम. करपत्रात् अहं न चिन्तितवती भवति. वनाय भवति यदि वयं वदामः उपवनं, चतुर्थी विभक्ति उपवनमे तिष्ठति तत्र, उपवनाय न भवति. साधु सो अव्ययीभावसमासे कानि विशिष्टनियमाः सन्ति तेषां प्रति सूत्राणि भिन्नाः सन्ति. इत्युक्ते अत्र अस्य समासस्य प्रसङ्गे विशिष्टसूत्राणि अत्र सन्ति. सामान्यसूत्राणि तत् यथा भगिन्या उक्तं स्वमोर्नपुंसकात् इति सामान्यसूत्रम्, अत्र अस्य समासस्य प्रसङ्गे विशिष्टसूत्राणाम् आवश्यकता अस्ति इति भाति. विशिष्टसूत्र इस् न अव्ययीभावात् अथोम् त्व पञ्चम्याः. दि अम् इस् ब्राट् रैट् भगिनि, अतः अम् अस्तु. भगिनि स्वमोर्नपुंसकात् इति सूत्रेण सु तथा अम् प्रत्ययोः लुक् भवति न वा? तर्हि अत्र अव्ययात् आप् सुपः इति विशिष्टसूत्रः अस्ति, अतः अहं चिन्तयामि, अहमपि सरदा भगिनीम् इव सदृशम् अहं चिन्तयामि यत् विशिष्टसूत्रः अस्ति लुक् कर्तुम्, अतः तस्य प्रसक्तिः अत्र न भवति अतः. इत्युक्ते अत्र विशिष्टसूत्रस्य कार्यं भवति. साधारणतया वयं विशिष्टसूत्रम् इत्युक्ते अपवादसूत्रम् इति वदामः. इत्युक्ते अस्य कार्यम् अत्र न भवति चेत् अन्यत्र भवितुं न अर्हति इति कृत्वा तस्य प्रसक्तिः अत्र आवश्यकमिति भाति. अग्रे सरेम. इतोपि करपत्रे किञ्चित् अस्ति इति कृत्वा अत्र सरस्वती भगिनी भवती पठतु. अत्र अव्ययं सुबन्तेन सह नित्यं समस्यते. अव्ययं सुबन्तेन सह नित्यं समस्यते. अव्ययीभावसमासः न भवति. अव्ययस्य बहवः अर्थाः भवन्ति. सूत्रे षोडश अर्थाः उक्ताः, परन्तु तत् अधिकाः अर्थाः अपि भवितुम् अर्हन्ति. अग्रे पठामि वा, तदनन्तरम् अस्य विषये अपि वदामि. अत्र एकवारम् अत्र किं लिखितं वदतु. अस्तु अस्तु, तर्हि अत्र लिखितमस्ति यत् अस्मिन् सूत्रे षोडश शब्दाः सन्ति. ये ये तर्हि अत्र बहवः अर्थाः सन्ति षोडश शब्दानां, तर्हि तेषां तद् अधिकाः अर्थाः अपि भवितुम् अर्हन्ति. षोडश अर्थाः यत् उक्ताः तेषाम् अधिकाः अपि अर्थाः भवितुम् अर्हन्ति इति. तर्हि अव्ययं नित्यं समासः भवति एवम्. इत्युक्ते अत्र नित्यरूपेण समासविधिः भवति. इत्युक्ते अत्र अव्ययीभावसमासे अश्वपदविग्रहवाक्यमस्ति इति कृत्वा समासविधानं नित्यरूपेण भवति. अविग्रहः इति वक्तुं न शक्यते. अश्वपदविग्रहः इत्युक्ते समासघटकैः पदैः विना समस्त विग्रहवाक्यं वदामः इति कृत्वा, यत्र यत्र अश्वपदविग्रहवाक्यमस्ति तत्र नित्यरूपेण समासविधानं भवति. अस्मिन् वाक्ये अव्ययं सुबन्तेन समस्यते इति लिखितमस्ति, किन्तु किमपि सुबन्तपदेन समासं कर्तुं शक्नुमः वा इति प्रश्नः. तस्य उत्तरं किम्? तत्र उत्तरपदं किमपि, तत्र अव्ययपदं किमपि सुबन्तपदं भवितुम् अर्हति वा? न, षोडशः शब्दाः सन्ति, ते उत्तरपदं भवितुम् अर्हन्ति इति. उत्तरपदं नास्ति, इत्युक्ते अत्र किं लिखितमस्ति, पूर्वपदम् अव्ययं भवेत्. अत्र पूर्वपदार्थप्राधान्यं वर्तते, अपि च पूर्वपदम् अव्ययं भवेत्. किन्तु किमपि अव्ययपदं भवितुमर्हति वा इत्युक्ते न. केवलम् अत्र सूत्रे यानि यानि पदानि दत्तानि, सूत्रे षोडशपदानि दत्तानि, तेषां पदानां तेषु अर्धेषु, अत्र विभक्ति अर्धादिषु, तेषु अर्धेषु उक्ताः शब्दाः एव पूर्वपदं भवितुमर्हन्ति. सः मुख्यविषयः अत्र. सूत्रं पठतु. अव्ययं विभक्ति समीपसमृद्धि व्युद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा अनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु. विभक्ति समीप समृद्धि वृद्धि, वृद्धि इत्युक्ते ऋद्धेः अभाव, अर्थाभाव, अत्यय इत्युक्ते नाशनम्, असम्प्रति इत्युक्ते अयोग्यं, शब्दप्रादुर्भाव शब्दस्य प्रसिद्धिः, पश्चाद् यथा इत्युक्ते योग्यता वीप्सा पदार्थानिवृत्तिः निवृत्ति अपि च. अत्र भगिनी अत्र पदमस्ति पदार्थ अनतिवृत्तिः. पदार्थ अनतिवृत्तिः अनतिवृत्ति अपि च सादृशः अनुपूर्व्य इत्युक्ते क्रमशः योगपद्य एकत्र भवनं सादृश्य सम्पत्ति साकल्य सम्पूर्णता, अन्तवचनेषु समाप्तिः इत्यस्मिन् अर्थे विद्यमानस्य अव्ययस्य समर्थेन सुबन्धेन सह नित्यसमासः भवति, अव्ययीभावश्च समासः भवति। भगिनी अत्र पश्यतु, एतेषु अर्थेषु विद्यमानस्य अव्ययस्य इति मुख्यविषयः, एतेषु अर्थेषु विद्यमानस्य अव्ययस्य समर्थेन सुबन्तपदेन सह नित्यसमासः भवति। अग्रे पठतु भगिनी, पुनः वदतु भगिनी कृपया। एते षोडश, एतानि षोडशपदानि सन्ति चेत् तेषाम् अर्थः एव प्रथम पदं वा समासे पूर्वपदम्? उत्तमम्। इत्युक्ते एतानि पदानि समस्तपदे भवेत् इति अर्थः नास्ति, एतेषां पदानाम् अर्थे इत्युक्ते अस्मिन् सूत्रे यानि यानि पदानि सन्ति तेषाम् अर्थः प्रथमतया तेषाम् अर्थः ज्ञातव्यः। तेषु अर्थेषु विद्यमानम् अव्ययपदं पूर्वपदं भवति, उत्तरपदं किमपि सुबन्तपदं भवितुमर्हति। किमपि इत्युक्ते तत्र समर्थं सुबन्तपदम् इति वक्तव्यम्। एतत् सर्वं केवलं पूर्वपदस्य प्रसङ्गे एव, इत्युक्ते पूर्वपदम् अव्ययपदं कीदृशम् अव्ययपदं भवेत् इत्यस्य उत्तरं ददाति एतद्वाक्यम्। सरस्वती भगिनी पठतु। अव्ययं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्द प्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु विभक्तिश्च समीपं च समृद्धि वृद्धि अर्थाभावश्च अत्ययश्च असम्प्रतिश्च शब्द प्रादुर्भावश्च पश्चाच्च यथा च आनुपूर्व्यञ्च यौग्यपद्यं च सादृश्यञ्च सम्पत्तिश्च साकल्यञ्च अन्तावचनेषु तेषाम् इतरेतरयोगद्वन्द्वः विभक्तिसमीपसमृद्धिविरुद्ध अर्थाभावात्यय असम्प्रति शब्द प्रादुर्भाव पञ्चादशानुपूर्व्य यौगपद्य सादृश सम्पत्ति साकल्यान्तवचनानि तेषु अव्ययम्। अत्र भगिनि अत्र पश्यन्तु, अत्र किञ्चित् वयं चिन्तनं कुर्मः चेत् अत्र च इति पदं बहुवारं लिखितम् अस्ति, इत्युक्ते तत्र साधारणतया च इति योजनेन च इति पदम् अन्ते अपि योजयितुं शक्नुमः, किन्तु अत्र सूत्रस्य सूत्रे केवलं पदद्वयमेव अस्ति। उत्तरपदं यत् पदम् अस्ति तत् पदं समस्तपदम् अपि च बहुदीर्घं पदम् अस्ति इति कृत्वा प्रत्येकस्य पदस्य अन्ते च इति योजितम् अस्ति। तत्र विभक्तिः स्त्रीलिङ्गपदं, समीपं नपुंसकलिङ्गपदं, समृद्धिः तदपि स्त्रीलिङ्गपदमिति भाति, अर्थाभावः पुंलिङ्गपदम्, अपि च अग्रे गत्वा शब्दप्रादुर्भावः, कानिचन पदानि पुंलिङ्गपदानि सन्ति, कानिचन पदानि नपुंसकलिङ्गपदानि, अत्र आनुपूर्व्यं यौगपद्यं, वयं साधारणं पदमेव युगपत् इति वयं जानीमः, युगपत् इत्यस्य भावः एव यौगपद्यम्, अपि च सदृशः इति पदमस्ति तस्य तद्धितान्तं पदं सादृश्यम्। इत्युक्ते एतावता अत्र विग्रहवाक्यं लिखितम् अस्ति, इत्युक्ते उत्तरपदं समस्तपदम् अपि च तस्मिन् पदे इतरेतरयोगद्वन्द्वसमासः अस्ति, इतरेतरयोगद्वन्द्वसमासप्रसङ्गे ईदृशरीत्या विग्रहवाक्यं लेखनीयम्। अग्रे पठतु भगिनि, अग्रे पठतु। प्रश्नाः सन्ति चेत् हृदेः इत्युक्ते किं? प्रोस्पेरिटि इति अस्ति भगिनि, समृद्धि इत्युक्ते पुनः पदं किं? समृद्धि, समृद्धिः इत्युक्ते सम् उपसर्गपूर्वकः रुद्धिः, तत्र यत्र कुत्रापि सम् इति उपसर्गः अस्ति चेत् तत्र इतोपि समीचीनम् इति अर्थः आयाति, संयोगः रुद्धिः समृद्धिः. किन्तु वृद्धिः इति पदं पश्यामश्चेत् वृद्धधातोः रूपं वृद्धिः इति एकं पदमस्ति, क्तिन् प्रत्ययान्तरूपं, यथा मन् धातोः रूपं मतिः, गम् धातोः रूपं गतिः, तथा एव वृद्धधातोः रूपं वृद्धिः अस्ति. किन्तु अत्र समृद्धि इति लिखितमस्ति. अहं चिन्तयामि सम् उपसर्गपूर्वकः रुद्धि इति रूपम् अस्ति. इत्युक्ते अत्र समृद्धि विरुद्धि एतत् पदद्वयं तत्र समृद्धेः विपरीतार्थशब्दः एव विरुद्धिः. समृद्धि आपोजिट् वर्ड् इत्युक्ते यत्र वृद्धिः नास्ति. समृद्धिः नास्ति, वृद्धिः नास्ति, अर्थाभावः. अत्ययः, अत्ययः इत्युक्ते नाशनम्. असम्प्रति वयं जानीमः, सम्प्रति भवन्तः सर्वे श्रुतवन्तः एव, यदा वयं वार्तां शृणुमः सम्प्रति वार्ताः श्रूयन्ताम् इति वयं सर्वे श्रुतवन्तः एव. सम्प्रति, सम्प्रति इत्युक्ते इदानीम्, अधुना. तस्मात् एव एकं पदमागतं साम्प्रतं. साम्प्रतम् इति पदं तद्धितान्तपदं, सम्प्रति इति पदात् आगतं साम्प्रतम्. किन्तु अत्र तु अयोग्यम् अस्ति, असम्प्रति इत्युक्ते सम्प्रति नास्ति. अत्र नैतत्पुरुषसमासः असम्प्रति इत्युक्ते इदानीं नास्ति. इदानीं नास्ति, किन्तु अयोग्यं तु, योग्यं तु इदानीं नास्ति खलु. अत्र कस्य अर्थे स्वीकर्तव्यम् इत्युक्ते, कस्मिन् अर्थे स्वीकर्तव्यम् इत्युक्ते अयोग्यकालः इति स्वीकर्तव्यम् इति भगिनी अत्र लिखितवती. अग्रिमे अग्रिमेषु तदेव लिखितमस्ति अग्रिमपरिच्छेदे. पुनः तत्र इतोपि स्पष्टतया अवगन्तुं शक्नुमः. अद्य एतेषां पदानाम् अर्थपरिशीलनमेव वयं कुर्मः. सरस्वती भगिनी पठतु. अस्तु, एकनिमिष भगिनि. अत्यय तत्र नाशनं वा अधिकं नास्ति वा? अत्ययः इत्युक्ते नाशः इत्यस्मिन् अर्थे एव स्वीकर्तव्यं. किमर्थं चेत् अस्माकं कृते एकम् उदाहरणं दत्तमस्ति, अतिहिमम्, अतिशीतम् इति उदाहरणं दत्तमस्ति. इत्युक्ते अतिहिमम् इत्यस्मिन् पदे अधिकं हिमम् अर्थः नास्ति. तत्र अतिशब्दस्य अर्थः तु नाशः, इत्युक्ते हिमस्य नाशः भवति. वयं सर्वे श्रुतवन्तः खलु ग्लोबल् वार्मिङ्ग्, ग्लोबल् वार्मिङ्ग् इति वदामः, तदेव अत्र अतिहिमम् इत्यस्मिन् पदे. इत्युक्ते हिमस्य नाशः भवति अधुना इति शास्त्रज्ञैः निरूपितमस्ति. तदेव अत्र अस्माकं कृते एकम् उदाहरणम्, अतिहिमम्, तस्मिन् पदे अतिशब्दस्य अर्थः तु तत्र अत्ययः, नाशः इत्यस्मिन् अर्थे एव स्वीकर्तव्यं. भगिनी उपरि किं लिखितवती, यद्यपि अव्ययपदस्य बहवः अर्थाः भवितुमर्हन्ति इति लिखितवती. इत्युक्ते अस्माकं विवक्षा का, सर्वदा अर्थं दृष्ट्वा एव वयं तत् पदं कस्मिन् अर्थे प्रयुक्तमस्ति इति तत्र द्रष्टव्यम् इति मम चिन्तनम् अत्र. सरस्वती भगिनी वदतु, किञ्चित् स्पष्टता भवति, वदतु, पठतु. अव्ययं प्रथमान्तं विभक्ति समीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्द प्रादुर्भाव पश्चात् यथा अनुपूर्व्य यौग्यपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु सप्तम्यन्त द्विपदं सूत्रम्. इदं सूत्रं तु द्विपदम् अस्ति. प्रथमं शब्दमस्ति अव्ययं, द्वितीयः शब्दः दीर्घः अस्ति. षोडशशब्दाः सन्ति, अतः ते शब्दाः सप्तमी अन्तः सन्ति. तर्हि द्विपदं सूत्रमस्ति. अत्र समस्तपदं, समस्तपदं साधारणतया समस्तपदस्य प्रसङ्गे प्रथमतया समस्तपदं प्रथमाविभक्त्यां निर्मामः, तदनन्तरम् अस्माकं विवक्षानुगुणम् अन्यासु विभक्तिषु तस्य विग्रहवाक्यं लिखामः. तदर्थमेव अत्र किं लिखितमस्ति, अन्तवचनेषु पूर्वस्मिन् वाक्ये किं लिखितमस्ति, साकल्यान्तवचनानि तेषु इति लिखितमस्ति. इत्युक्ते तादृशरीत्या विग्रहवाक्यकथनं भवति इति विषयः. अपि च केवलं पदद्वयमेव अस्ति अस्मिन् सूत्रे. पठतु. शुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति. प्राक् कडारात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अव्ययं सुपासः विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व्य यौग्यपद्य सादृश्यं सम्पत्ति साकल्य अन्तवचनेषु अव्ययीभावसमासः. तर्हि अत्र अनुवृत्तिसहितसूत्रं दत्तमस्ति. तर्हि सः शुभामन्त्रिते पराङ्गवत् स्वरे अनेन सूत्रेण सुप् इत्यस्य अनुवृत्तिः भवति. सः सुपा अनेन सुप्पा इति प्राक्कडारात् समासः अनेन सूत्रस्य अस्य सूत्रस्य अधिकारः अस्ति. पदविधिः समर्थपदविधिः एतद् परिभाषासूत्रः अस्ति एषः. तत्तु अपि अत्र उपस्थितः अस्ति. अव्ययीभावस्य अपि अधिकारः अस्ति. तर्हि प्राक् कडारात् समासः तथा च अव्ययीभावः सूत्रयोः अधिकारः अस्ति. पुनः दीर्घम् अनुवृत्तिसहितसूत्रं दीर्घं सूत्रं दत्तमस्ति. उत्तमम्. अत्र सूत्रम् इति नपुंसकलिङ्गपदम्, एतत् सूत्रम् इति वक्तव्यम्. उत्तमम्. अनन्तरं वयं शुभामन्त्रिते पराङ्गवत् इत्युक्ते तत् समस्तपदानां स्वरप्रसङ्गे तत् सूत्रं वदति. तस्मिन् प्रसङ्गे वयं किमपि न पठितवन्तः, केवलं सूत्रम् अस्ति इति वयं दृष्टवन्तः. सहसुपा इति सूत्रं किं वदति इत्युक्ते तत्र केवलसमासप्रसङ्गे इत्युक्ते तत्र यत्र कुत्रापि विशिष्टसूत्रं नास्ति, शिष्टैः प्रयुक्तानि समस्तपदानि सन्ति चेत् तेषां समर्थनं तत्र समासविधायकसूत्रं नास्ति चेत् इत्युक्ते समासविधायकसूत्रं विना कानिचन समस्तपदानि निर्मितानि, तेषां समर्थनं सहसुपा इति सूत्रेण कुर्मः इति वयं पठितवन्तः. प्राक्कडारात् समासः इति अधिकारसूत्रात् समासः इति पदम् अनुवृत्तिरूपेण आयाति. समर्थः पदविधिः किं वदति, तत्र पदविधिः समर्थयोः पदयोः मध्ये एव भवितुमर्हति इति समर्थः पदविधिः वदति. एकवारं वयम् अनुवृत्तिसहितसूत्रं परिशीलयामश्चेत् सुलभतया तत्र कीदृशं कार्यं भवति, प्रत्येकं पदस्य प्राधान्यमस्ति इति कृत्वा सर्वदा अनुवृत्तिसहितसूत्रं पठनीयम्. उत्तमं. धन्यवादः भगिनि. अनन्तरं सुमन् भगिनी भवती पठतु अग्रे. अस्तु भगिनि. अव्ययं सुप् सुपा सह अनुवृत्तिसहितसूत्रमेव खलु अस्मिन् सूत्रे अग्रिमपरिच्छेदम्? ओ, अनुवृत्तिसहितसूत्रं चर्चां न कुर्मः किम्? वदतु, पठित्वा वदतु. अस्तु. अव्ययं सुप् सुपा सह विभक्तिसमीप समृद्धि व्यवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्प्रतिः साकल्य अन्तवचनेषु अव्ययीभावः समासः. इदानीम् अव्ययम् अस्ति तत्तु सह सुप सूत्रेण सुब् सुबन्तं पदेन सह अव्ययीभावः समासः समस्यते यदा और् यदि एतानि पदानि अपर सन्ति चेत् अत्र इत्युक्ते एतेषां पदानाम् अर्थं ज्ञात्वा एतेषु अर्थेषु यत् पदम् उक्तमस्ति यत् अव्ययपदम् एतेषु अर्थेषु विभक्ति अर्थे किं पदम् उक्तमस्ति समीपार्थे किं पदम् उक्तमस्ति अव्ययपदम् एतेषु अर्थेषु वर्तमानम् अव्ययपदं स्वीकृत्य तत्पदं पूर्वं पूर्वपदम् इव स्थापयित्वा समासविधानं कुर्मः इति विषयः. अत्र सूत्रे सम्पत्ति इति पदमस्ति, अत्र सादृश्य सम्पत्ति इति पदमस्ति. अग्रिमपरिच्छेदं पठतु. अस्तु, अहम् अहम् ओ सम्प्रति नास्ति वा? सम्पत्ति. अत्र सूत्रे सम्प्रति पदमपि अस्ति किन्तु सूत्रे सम्पत्ति सम्पत्ति अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमा निर्दिष्टं समास उपसर्जनम् अस्तु इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरम् अव्ययम् इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. अव्ययपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः. नाम अव्ययीभावसमासे अव्ययं पूर्वपदे भवति, उत्तरपदं सुबन्तं पदं भवति. अयं समासः नित्यः न तु वैकल्पिकः. अस्तु, इदानीं वयं तु दीर्घं सूत्रं दृष्टवन्तः. तत्र तस्मिन् सूत्रे अव्ययम् इति पदम् अस्ति प्रथमाविभक्तौ, अतः प्रथमानिर्दिष्टसमास उपसर्जनं तेन सूत्रेण अव्ययम् इति उपसर्जनसंज्ञा प्राप्नोति. पुनः उपसर्जनं पूर्वं सूत्रेण सर्जनम् इत्युक्ते अव्ययम् अव्ययीपदं पूर्वनिपात भवति इत्युक्ते पूर्वपदं भवति. उत्तरपदं किमपि सुबन्तं भवितुं शक्नोति. अन्तिमे अस्ति अव्ययीभावसमासे अव्ययं पूर्वपदम् अस्ति, उत्तरपदं किमपि सुबन्तम् अपि च अयं समासः नित्यः एव भवति न तु विकल्पेन न तु वैकल्पिकः. उत्तमम् उत्तमं भगिनि, तावदेव. इत्युक्ते एतत् सर्वं वयं पठितवन्तः अव्ययपदम् इति समाससूत्रे समासविधायकसूत्रे अव्ययम् इति पदं प्रथमाविभक्त्यन्तं पदमस्ति इति कृत्वा यत् पदं तत्र समासशास्त्रे प्रथमाविभक्त्यन्तं पदमस्ति तस्य उपसर्जनसंज्ञा भवति अपि च तस्य पूर्वप्रयोगः भवति इति वयं दृष्टवन्तः एव. एतत् सर्वम् अस्माभिः ज्ञातमेव. अपि च अत्र एकं किञ्चित् वदामि. सम्प्रति इति पदस्य प्रसङ्गे सम्प्रति इत्युक्ते तत्र सम् इति उपसर्गः अस्ति, प्रति इति उपसर्गः अपि अस्ति. अहं शब्दकोशं दृष्टवती अतः वदामि. तस्मिन् पदे अपि समाहारद्वन्द्वः अस्ति इति लिखितमस्ति. सम्प्रति इति पदात् साम्प्रतं रामायणे एकः श्लोकः अस्ति, कोन्वस्मिन् साम्प्रतं लोके इति श्लोकः अस्ति. साम्प्रतं लोके कः अस्ति इति तत्र अर्थः अस्ति. सम्प्रति भवं साम्प्रतं, तत्र अण् इति एकः प्रत्ययः अस्ति, तद्धितान्तपदं साम्प्रतम् इति. उत्तमम्. अनन्तरम् अत्र दर्शना भगिनी भवती पठतु अग्रिमसूत्रं, परिचितसूत्रं. भगिनी श्रूयते वा? श्रूयते वा? श्रूयते. उपसर्जनं पूर्वं समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः अनेन सूत्रे. भगिनि तस्मात् पूर्वं, तस्मात् पूर्वं पठतु. क्षम्यतां, क्षम्यतां, क्षम्यतां, क्रोल् अभवत्. प्रथमानिर्दिष्टं समास उपसर्जनं. समासशास्त्रे प्रथमानिर्दिष्टम् उपसर्जनसंज्ञकं स्यात्. समासविधायकसूत्रे यत् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति तत् पदम् उपसर्जनसंज्ञकं स्यात्. समासशास्त्रे इत्यनेन समासविधायकसूत्रं वार्तिकं वा स्यात्. इदं संज्ञासूत्रम् अस्ति. प्रथमानिर्दिष्टं प्रथमान्तम् उपसर्जनं प्रथमान्तं समासे सप्तम्यन्तं. त्रिपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं प्रथमानिर्दिष्टं समास उपसर्जनं. तर्हि वयं दीर्घसूत्रे दीर्घसूत्रम् अस्ति विधायकसूत्रं. तत्र वयं दृष्टवन्तः यत् अव्ययम् इति पदं प्रथम विभक्तौ अस्ति. तेन कारणेन उपसर्जनं समासः भवति अव्ययपदस्य. यत् पदम् अव्ययम् अस्ति तत् पूर्वनिपातः भवति. अपि तु वार्तिकं स्यात् तत् अहं सम्यक् जानामि. अत्र अत्र किं किं वक्तव्यं, किं ज्ञातव्यम् इत्युक्ते समासशास्त्रम् इति वदामश्चेत् इत्युक्ते समासशास्त्रम् इत्युक्ते सूत्रमेव. किन्तु वयं पूर्वमपि दृष्टवन्तः वागर्धाविव इत्यस्य समस्तपदस्य प्रसङ्गे तत्र वार्तिकेन कार्यं भवति. इत्युक्ते समासविधायकसूत्रमपि सूत्रेणापि कार्यं भवितुमर्हति, अथवा सूत्रं नास्ति चेत् वार्तिकेनापि कार्यं भवितुमर्हति. कात्यायनेन वार्तिकानि लिखितानि इत्युक्ते एतावता वार्तिकेन वा समासविधायकसूत्रेण वा कार्यं भवितुमर्हति इति विषयः अत्र समासशास्त्रं. तर्हि सहसूपा तत्र वार्तिकं भवति वा? सूत्रमेव, सूत्रमेव. किन्तु अत्र इत्युक्ते कुत्रचित् समासविधायकसूत्रेण कार्यं भवति, कुत्रचित् समासविधायकसूत्रं नास्ति चेत् वार्तिकेन कार्यं भवति. एतावत्पर्यन्तं तत्र पूर्वस्मिन् करपत्रे वयम् एकं पदं पठितवन्तः, वागर्धाविव इति पदं पठितवन्तः. तस्मिन् सन्दर्भे तत्र वार्तिकेन कार्यं भवति, तत्र समासविधायकसूत्रं नास्ति. वार्तिकानि कुत्र कुत्र लभ्यते भगिनि? पुस्तके, कात्यायनि पुस्तके वा? अस्तु अस्तु. संज्ञा कोऽपि वदतु, वार्तिकानि कुत्र लभ्यन्ते ज्ञातुं? यथाम् अष्टाध्यायी मध्ये किञ्चित् अल्पशब्दे एव दृष्टे. अस्तु, एतावता अत्र अस्मिन् परिच्छेदे किमपि नूतनं नास्ति, तदेव अवगन्तव्यम्. उत्तमं भगिनी. अनन्तरं ललिता भगिनी भवती पठतु अग्रिमपरिच्छेदम्. पठामि. उपसर्जनं पूर्वं नो प्रथमानिधि उपसर्जनं पूर्वम् इति किल तदेव. उपसर्जनं पूर्वं समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः. अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते. उपसर्जनं प्रथमान्तं पूर्वं प्रथमान्तं द्विपदमिदं सूत्रम्. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति. अत्र समासः इति शब्दस्य विभक्तिपरिणामं कृत्वा सप्तमी विभक्तौ भवति. अनिवृत्तिषष्ठसूत्रं समासे उपसर्जनं पूर्वम्. तर्हि यत् अनेन सूत्रेण इति कार्यं भवति कि यत् पदं पूर्वं तिष्ठति तत् पदस्य उपसर्जनसंज्ञः भवति. अनन्तरं तस्य पूर्वनिपातः अपि भवति. उपसर्जनं प्रथमान्तमस्ति, पूर्वं प्रथमान्तम् इति उपसर्जन पूर्वम् इति द्विपदम् इदं सूत्रम् इत्युक्ते अत्र एतावत् किम् अवगन्तव्यम्? उपसर्जनं पूर्वं सूत्रेण किं भवति इत्युक्ते यस्य उपसर्जनसंज्ञा अस्ति तत् पदं पूर्वं प्रयोक्तव्यं. कस्य उपसर्जनसंज्ञा भवति इति पूर्वं सूत्रं पूर्वसूत्रेण उक्तमेव, किन्तु यत् यस्य पदस्य उपसर्जनसंज्ञा अस्ति तत् पदं पूर्वं प्रयोक्तव्यं. तस्य तत्र पूर्वप्रयोगः अथवा पूर्वनिपातः एतानि पर्यायवाची शब्दाः. अपि च अत्र किम् अवगन्तव्यं? विभक्तिपरिणामं कृत्वा इति लिखितमस्ति, तत्र भ्रमः मास्तु. परिमाणः इति भिन्नं पदं, परिणामः भिन्नं पदम्. तत्र विभक्तिपरिणामं कृत्वा इति लिखितमस्ति. अहं दृष्टवती अतः वदामि. परिणामः इति वदामश्चेत् परि उपसर्गपूर्वकः नम् धातुः घञ् प्रत्ययः. परिणामः इति घञ् प्रत्ययान्तरूपं सर्वदा पुंलिङ्गे एव भवति परिणामः, किन्तु तत्र क्रूधातुः सकर्मकधातुः अस्ति इति कृत्वा परिणामं कृत्वा इति लिखितमस्ति. किन्तु परिमाणम् इति पदमस्ति. परिमाणम् इत्युक्ते परि उपसर्गपूर्वकः मा धातुः अस्ति. तत्र माति मापनं, मेजरिङ्ग् इत्यस्मिन् अर्थे अदादिगणे एकः धातुः अस्ति मा माने इत्यस्मिन् अर्थे मापनं तस्मिन् अर्थे अस्ति. तत्र परिमाणम् इत्यस्मिन् तत्र मापनम् इति अर्थः आयाति इति कृत्वा तद्भिन्नं पदं परिमाणं, किन्तु अत्र परिणामम् इति लिखितमस्ति. अपि च अनिवृत्तिसहितसूत्रं पश्यामश्चेत् समासे उपसर्जनं पूर्वम् इति लिखितमस्ति. इत्युक्ते तत्र समासे इति सप्तम्यन्तम् अस्ति, किन्तु समास उपसर्जनम् इति पूर्वसूत्रे लिखितमस्ति. अत्र कीदृशं कार्यम् अभवत् वयं चर्चितवन्तः, कोऽपि वदतु. अत्र प्रथमानिर्दिष्टं समास उपसर्जनं, तत्र समास उपसर्जनम् इत्यस्मिन् तत्र सप्तमी विभक्ति पदं लोप तत्र किं भवति? तत्र सुमन् भगिनी किञ्चित् वदतु. प्रश्नं पुनः पृच्छतु. प्रथमानिर्दिष्टं समास उपसर्जनम् इति पदत्रयमस्ति, तत्र सूत्रमस्ति. तत्र समास इति पदं तस्य सप्तमी विभक्तिः अस्ति सूत्रे. समासे उपसर्जनं समासे अस्ति. तत्र कीदृशं कार्यं भूत्वा समास इति पदमागतम्? तत्र विभक्ति लोपः भवति, विभक्ति लुप्त पदम् अस्ति. तथा नास्ति. सरला भगिनी किञ्चित् वदतु अत्र. समीचीनं न स्मरामि, किन्तु समासे उपसर्जनं कृते चोया भूत्वा तत्र समास समासय आगच्छति, अयम् आदेशः आगच्छति. तदनन्तरं लोपशाकलस्य मतेन पूर्वस्थित यकारस्य लोपः भवति. सन्धिविषये पृष्टवती. सन्धिविषयः इत्युक्ते तत्र सूत्रे समास इति लिखितमस्ति, किन्तु तत्पदं तु समासे इति. तत्र सन्धिकार्यं भवति, तत्र सन्धिद्वयं भवति. प्रथमतया यचोयवायावः इति सूत्रेण भगिन्या उक्तमेव, यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा अय् आदेशः भवति, समासयुप सर्जनं भवति. तदनन्तरं लोपः शाकल्यस्य इति सूत्रेण यकारलोपः भूत्वा तत्र केवलं समास उपसर्जनम् इति कार्यं भवति. तत् सर्वं वयं पूर्वस्मिन् वर्गे चर्चितवन्तः. उत्तमम्. अनन्तरं अरविन्दमहोदय भवान् पठतु, अग्रे किं लिखितमस्ति. क्षम्यतां भगिनि, चिन्ता मास्तु. अस्मिन् सूत्रे अव्ययस्य षोडश अर्थाः दृश्यन्ते. अव्ययानाम् इतोपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति इति उक्तमेव. अधुना एते अर्थाः दृश्यन्ते. विभक्त्यर्थे अधि इति अव्यय विभक्त्यर्थे प्रयुज्यते. अधि इति अव्ययं सप्तम्यर्थे अधि, सप्तम्या अर्था अधिकरणम् इति. विभक्त्यर्थे अधि इति एकमेव अव्ययं लभ्यते. यथा हरौ इति अधिहरि, नाम हरे विषये इति. वयम् अधिहरि वसामः, शिवः अधिकैलासं वसति. उपरि दत्तसूत्रस्य षोडश नामानि, तस्य अर्थे यत् अव्ययम् उपयोक्तुं शक्यते तत् समर्थसुबन्धेन सह समस्यते कृत्वा अव्ययसमासपदम् उत्पन्नं भवति. प्रथमः अस्ति विभक्त्यर्थ, विभक्तिः. तस्य विभक्त्यर्थे अधि इति केवलम् एकः अव्ययं प्राप्तं, तस्मात् अधि इति समर्थपद समासं कृत्वा अधिहरि, अधिकैलासम्, अधिगृहम्, अधिवनम् इत्यादि पदानाम् उत्पन्नं भवति. उत्तमं महोदय. अत्र विभक्त्यर्थे इति लिखितमस्ति. अत्र सप्तमी विभक्त्यर्थे अधि इति एकम् अव्ययपदमस्ति. इत्युक्ते विभक्त्यर्थे केवलम् एकमेव अव्ययम् अस्ति. अत्र सप्तमी विभक्त्यर्थे अधि इति अव्ययस्य प्रयोगं कुर्मः. तत्र सप्तमी विभक्तिः केवलं किञ्चित् पुनस्मरणार्थं वदामि. तत्र प्रथमा विभक्तिः इत्युक्ते कर्तृकारकम्, द्वितीया विभक्तिः इत्युक्ते कर्मकारकं, तृतीया विभक्तिः करणकारकं, चतुर्थी विभक्तिः सम्प्रदानकारकं, पञ्चमी अपादानकारकं, सप्तमी विभक्तिः अधिकरणकारकम् इति वदामः. तत्र षष्टिविभक्तिः कारकसम्बद्धः नास्ति. इत्युक्ते तत्र केवलं व्याकरणे षट् कारकाणि सन्ति, किन्तु सप्तविभक्तयः सन्ति. कारकमित्युक्ते क्रियाजनकं कारकम् इति निर्वचनमस्ति. क्रियान्वयीकारकम् अथवा क्रियाजनकं कारकम्. अत्र अधिकरणे अधिकरणकारकं सप्तमी विभक्तिः इति वयं जानीमः. अत्र आधारोधिकरणम् इति एकं संज्ञासूत्रमस्ति, 1445 सूत्रमस्ति. तत्र तेन अधिकरणसंज्ञा दीयते. अत्र सप्तमी विभक्त्यर्थे लिखितम् अस्ति. अपि च उदाहरणार्थम् अत्र अधिहरि इति पदं दत्तमस्ति. अत्र अधिहरि इत्यस्य प्रसङ्गे हरिशब्दः कीदृशशब्दः महोदय वदतु. हरिः शब्दः इकारान्तपुल्लिङ्गशब्दः अस्ति. तेन तत्र समस्तपदम् अधिहरि इति पदस्य अत्र अदन्तपदं नास्ति इति कृत्वा तत्र रूपद्वयं न सम्भवति इति विषयः. इत्युक्ते अमादेशः न भवति इति कृत्वा अत्र केवलम् अधिहरि इति रूपमेव अत्र लिखितमस्ति. यथा भवता उक्तं अन्यानि उदाहरणानि अपि भवान् उक्तवान् एव. अहम् इतोपि कानिचन उदाहरणानि वदामि. अधिवृक्षम्, अधिगृहम्, अधिशालम्, अधिनौकम्, एतानि पदानि तत् अदन्त अव्ययीभावसमासयुक्तपदानि इति कृत्वा तत्र नाव्ययीभावादतोऽन्तपञ्चम्याः इति सूत्रस्य प्रसक्तिः अस्ति, अपि च तृतीया सप्तम्योर्बहुलम् इत्यस्य प्रसक्तिः अपि अस्ति. किन्तु कानिचन पदानि सन्ति अधिनदी, अधिवधु, अधिपितृ, अधिमातृ, अधिकर्तृ, अधिगु इत्यादीनि पदानि सन्ति समस्तपदानि. तत्र तु केवलम् एकमेव रूपं सिद्ध्यति. किमर्थं चेत् तत्पदम् अदन्तं नास्ति इति कृत्वा. अपि च अध्यात्मम् इति पदमपि अस्ति. इतोपि अत्र सप्तमीविभक्त्यर्थे वाक्यानि लिखितवती भगिनी. पुनः एकवारं पठतु महोदय वाक्यानि. वाक्ये समस्तपदम् उपयुज्य लिखितवती. वदतु. नामे हरे विषय इति. वयम् अधिहरि वसामः. शिवः अधिकैलासं वसति. तत्र अधिहरि अथवा अधिकैलासम् इति अनयोः स्थाने केवलं विग्रहवाक्यं लिखित्वा वदतु, वक्तुं प्रयत्नं करोतु. विग्रहवाक्यं किं भवति अधिहरि? इत्युक्ते अत्र समस्तपदं योजयित्वा लिखितमस्ति, किन्तु वयं भिन्नरीत्या विग्रहवाक्यं लिखित्वा वदामश्चेत् वयं हरौ वसामः खलु. हरौ वसामः. शिवः कैलासे वसति. उत्तमम्. शिवः कैलासे वसति इत्युक्ते साधारणतया वयं समस्तपदानि योजयित्वा वाक्यं लेखितुमिच्छामश्चेत् अयमेव सुलभमार्गः. मार्गः कः इत्युक्ते तत्र प्रथमतया वयं विग्रहवाक्यं लिखित्वा वाक्यं लिखामः, तदनन्तरं विग्रहवाक्यस्य स्थाने समस्तपदं योजयामश्चेत् वाक्यं समीचीनं भवति. उदाहरणार्थम् अतिहरि विग्रहस्य कथं भवति मम न अवगतम् इति. हरौ, हरौ वसामः. विग्रहवाक्यं हरौ इति, हरौ इति भवति. एकं वाक्यं वदामि. वने बहवः वृक्षाः सन्ति इति वाक्यमस्ति. वने कैलासं वृक्षं गृहम् इति अहं जानामि, किन्तु हरौ कथं वसन्? सप्तमी विभक्ति आफ् हरि. सप्तमीविभक्ति समीपे किन्तु साधु एव, किन्तु हरौ हृदे वसति वा या हरौ समीपे वसति वा? अस्तु, कोऽपि वदतु. वयम् अधिहरि वसामः इत्यस्मिन् वाक्ये हरौ वसामः इति अर्थम् आयाति चेत् तत् साधुवाक्यं भवति वा? हरौ इति अस्ति. हरि सर्वत्र ब्रह्मन् अस्ति. हरि वयं हरिं स्मः. इत्युक्ते इतोपि तत्र भगिनी इन्द्रः व्याप्तः अस्ति इति पूर्वं यूनिवर्स् पूर्वं विद्या भगिनी भगिनी किम् उक्तवती इत्युक्ते तत्र हरि इस् द आधार फर् हरि इस् द आधार हि इस् द सब्स्ट्रेटम् आफ् यूनिवर्स् इति उक्तवती. अस्मिन् अर्थे स्वीकर्तव्यम् इति उक्तवती. किन्तु वयं साधारणानि वाक्यानि परिशीलयामश्चेत् वने वृक्षाः सन्ति इति वाक्यमस्ति चेत् तत्र समस्तपदं योजयित्वा एकवारं वदतु महोदय. वने वृक्षाः सन्ति. उत्तमम्. इत्युक्ते वृक्षाः अधिवनं सन्ति. तथा एव शालायां वाटिका अस्ति इत्युक्ते अधिशालं वाटिका अस्ति, अथवा वाटिकायां लताः सन्ति इति वदामश्चेत् लताः वाटिकम् किमर्थं चेत् तत्र वाटिका इति पदस्य ह्रस्वत्वं भवति, तेन अदन्तत्वं स्वीकरोति, तदनन्तरम् अमादेशः भवति. अधिवाटिकम् अधिवाटिकं लताः सन्ति अथवा लतायां शाखाः सन्ति, शाखाः अधिलतं सन्ति, अथवा वृक्षे फलानि सन्ति इति वदामश्चेत् फलानि अधिवृक्षं सन्ति इति वक्तुं शक्नुमः इति मम चिन्तनम्. अपि च अत्र भगिनी उदाहरणानि लिखितवती. अधिकैलासं वदतु भगिनी. तर्हि अध्यात्मा इति शब्दस्य कथं विग्रहवाक्यं भवति? अधि अध्यात्मं तत्र विग्रहवाक्यम् आत्मनि इति. आत्मनि आत्मनि इति वा आत्मनि इति अपि तु हरि हरि हरिः व्याप्त व्याप्तः अस्ति तर्हि अधि हरि वक्तुं शक्नुमः वा वयं हरेः व्याप्तत्वं स्वीकर्तुं शक्नुमः वा? अत्र अत्र वाक्यं परिशीलयामश्चेत् वयम् अधिहरि वसामः इत्युक्ते भगिनी भगिन्याः आशयः तु तत्र हरौ वसामः इत्युक्ते तत्र हरि इस् द सब्स्ट्राटम् आफ् यूनिवर्स् इति भगिन्या उक्तमस्ति. अहमपि तदेव साधु इति भावयामि. अस्तु. अपि च अत्र व्याप्यभावकम् अगर् कर्तुं शक्यते, व्याप्यते सर्वत्र अस्ति इति कृत्वा अहमपि तस्य अन्तर्भूता भवति. उत्तमम् उत्तमम् तावत् तादृशं चिन्तनम् उत्तमम् उत्तमं महोदय. इत्युक्ते अत्र अधिकैलासम् अधिवनम् अधिवैकुण्ठं विष्णुः वैकुण्ठे वसति. तस्य अर्थः तु तत्र विष्णुः अधिवैकुण्ठं वसति इति अपि वक्तुं शक्नुमः. किन्तु एतानि सर्वाणि पदानि अदन्तानि. अधिकैलासम् अधिवनम् अधिवैकुण्ठं तत्र अदन्तपदमस्ति इति कृत्वा तत्र अमादेशः अभवत्. अपि च तृतीया सप्तम्योर्बहुलम् इत्यनेन तत्र तृतीयायां सप्तम्यां रूपद्वयं सिद्ध्यति. किन्तु ऋकारान्तपदम् अस्ति चेत् किं भवति? इदानीं वक्तुं शक्नुमः खलु मम प्रीतिः मातरी अस्ति. तत्र अधि किम्? अधि मातरं वा? अधिमातृ अधिमातृ प्रातिपदिक एव. अधिमातृ अधिकर्तृ अधि पितृ इति भवति. तत्र साधारणतया सप्तमीविभक्तेः प्रसङ्गे तत्र बहवः भावान् प्रदर्शयामः. कथम्? आदरः, प्रीतिः, आसक्तिः, विनयः, मैत्री, स्नेहः, नम्रता, गौरवं, विधेयता, भक्तिः, विश्वासः इत्यादीनां भावानां प्रदर्शनार्थं सप्तमीविभक्तेः प्रयोगं कुर्मः. इत्युक्ते यः भावपात्रः भवति तस्य सप्तमी भवति. इत्युक्ते मम गौरवम् अस्ति मातरि, मम गौरवं मातरि अस्ति इति साधारणं वाक्यं. तदा किं परिवर्त्य वदामश्चेत् मम गौरवम् अधिमातृ अस्ति इति भवति वा? सत्यं, तदेव प्रश्नः. कोऽपि वदतु, तथा भवति वा? श्रीराम महोदय, भवान् किं चिन्तयति? अधिमातृ अधिपितृ चिन्तयामि, तद् भवति इति चिन्तयामि. अस्तु, अधिमातृ अधिपितृ अधिकर्तृ जानामि अहं. चिन्ता मास्तु. उत्तमम्. अनन्तरं द्वितीयं पदमस्ति समीपार्थे निकटः. अत्र शर्मिला भगिनी भवती पठतु. उत्तरं किं भगिनी? अस्ति भवति वा न भवति इति भाति. अस्तु, शर्मिला भगिनी पठतु. धन्यवादः भगिनि. आं भगिनि. समीपार्थे निकटः. उप इति अव्ययं समीपार्थे प्रयुज्यते, यथा कृष्णस्य समीपम् उपकृष्णम्, धेनवः उपकृष्णं तिष्ठन्ति. उपकृष्णे स्थितः अर्जुनः, उपकृष्णात् आगतः दूतः. उपकृष्णम् उपकृष्णेन विना न हि सुखम्. उप इति अव्ययः समीपार्थे प्रयुज्यामि चेत् तस्य अव्ययीभावः भवति. यथा नगरस्य समीपम् उपनगरं, गङ्गायाः समीपम् उपगङ्गं, नद्याः समीपम् उपनदम्. अत्र उपकृष्णम् इति उपकृष्णम् उपवृक्षम् इत्यादयः उदाहरणानि सन्ति. अत्र किं वदामः, इत्यादीनि उदाहरणानि सन्ति इति उदाहरणानि नपुंसकलिङ्गपदम्. अपि च अव्ययम् इति नपुंसकलिङ्गपदम् अस्ति. अव्ययम् अव्ययः न अव्ययम् इति. अपि च उदाहरणानि इत्यादीनि सन्ति. अपि च प्रयुज्महे इति वक्तव्यम्. एतादृशानि पदानि प्रयुज्महे इति तत्र आत्मनेपदिरूपं भवति. उत्तमं भगिनी, अत्र इतोपि किं ज्ञातव्यं भवती वदतु. इतोपि उपकृष्णम् इत्यस्मिन् पदे कृष्ण इति पदम् अदन्तपदमस्ति इति कृत्वा वदतु. अमागमः भवति, तृतीया विभक्तौ पञ्चम्या विभक्तौ बहुलं रूपाणि सन्ति. उपकृष्णात् अत्र उपकृष्णम् इति रूपं न भवति, उपकृष्णात् एव अस्ति. इत्युक्ते पञ्चमी विभक्त्याम् एकमेव रूपम्. इत्युक्ते भगिनी अत्र पञ्चमी विभक्तिरूपं स्वीकृत्य अपि च अन्यानि रूपाणि अपि स्वीकृत्य वाक्यानि लिखितवती. अत्र उपकृष्णे अर्जुनः स्थितः इति लिखितवती. भवत्याः अवगमनं किम् एतद् वाक्यं परिशील्य? कृष्णस्य समीपे अर्जुनः स्थितः तिष्ठति, सा धातोः रूपमेव. तिष्ठति इति लट्लकाररूपं, किन्तु स्थितः इति कृतान्तरूपं, सा धातुतः कृताप्रत्ययस्य योजनेन. अपि च धेनवः उपकृष्णं चरन्ति तिष्ठन्ति. अत्रापि वदतु, कृष्णस्य समीपे धेनवः चरन्ति चरन्ति. अपि च अत्र अश्वपदविग्रहवाक्यमस्ति इति कृत्वा तत्र समासविधानं नित्यरूपेण भवति. उप इत्यस्य अर्थं स्वीकृत्य वक्तुं न शक्नुमः. इत्युक्ते अत्र तस्य समानार्थकपदं समीपम् इत्यस्य समानार्थकपदम् उप इति अव्ययपदं योजयित्वा विग्रहवाक्यं लिखितम् अस्ति. तथा एव अन्यानि पदानि उपवृक्षम्, उपगृहम्, उपरामम्, उपग्रामम्, उपवनम्, उपनगरम् इत्यादीनि पदानि अदन्तप्रातिपदिकानि इति कृत्वा तत्र अमादेशः भवति इति विषयः. अपि च अत्र उपकृष्णं उपकृष्णे वदतु. भवती, अहं प्रायः सम्यक् न श्रुतवती, दोषः अस्ति चेत् वदतु. अहं चिन्तितवती भवती उपकृष्णात् पञ्चमी विभक्त्यां तु एकरूप एव एकं रूपम् एव भवति इति श्रुतवती, किन्तु तत्र एकवचनं रूपं भवति उपकृष्णात्, द्विवचनरूप भवति उपकृष्णेभ्यः, त्रीणि रूपाणि भवन्ति भगिनि. भवन्ति, क्षम्यतां, भवन्ति भवन्ति उपकृष्णात् इति तत्र विकल्पेन रूपद्वयं नास्ति. किमर्थं चेत् तत्र अपञ्चम्याः इति सूत्रे उक्तमस्ति इति कृत्वा तत्र उपकृष्णात् इति एकमेव रूपम् आयाति इति विषयः. ओ अस्तु अस्तु, तत्र उपकृष्णम् इति न भवितुं शक्नोति इति उक्तम्. इत्युक्ते न अव्ययीभावादतोऽन्त्वपञ्चम्याः इत्यनेन तत्र अव्ययीभावसमासे सुपः लुक् न भवति, अपि च अमादेशः भवति, किन्तु पञ्चमी विभक्त्यां न भवति इति सूत्रं वदति इति कृत्वा तत्र रूपद्वयं न सिध्यति. उपकृष्णम् उपकृष्णात् इति रूपद्वयं नास्ति, केवलं तृतीया सप्तम्योर्बहुलम् इत्यनेन उपकृष्णम् उपकृष्णेन तृतीयायां उत्तमं तावदेव. धन्यवादः, क्षम्यताम्, अहं सम्यक् न अवगतवती. एकं रूपम् एव इति अहं चिन्तितवती, एकवचने एक एव रूपं भवति. इत्युक्ते मम आशयः तु विकल्पेन द्वितीयं सम्यक् इदानीम् अवगच्छामि. किन्तु प्रथमाविभक्ति, द्वितीयविभक्ति, चतुर्थीविभक्ति, षष्टि, तेषां विभक्त्यां तु रूपम् एकम् एव भवति, न तु द्विवचने किमपि भिन्नं न भवति, बहुवचने किमपि भिन्नं न भवति. उपकृष्णम् एव एकवचने, द्विवचने, बहुवचने. उत्तमम्. अपि च अत्र इतोपि किं स्मर्तव्यम्, अत्र अमादेशः भवति चेत् तत्र सन्धिकार्यम् अन्तिमसोपाने तत्र सन्धिकार्यं कुर्मः चेत् तत्र उपकृष्णयोगः अम् योजयामः, तस्मिन् सन्दर्भे अमिपूर्वः इत्यस्य प्रसक्तिः अस्ति एव इति कृत्वा अदन्त अव्ययीभावसमास समस्तपदेषु तत्र अमिपूर्वः इति सूत्रेण पूर्वरूपादेशः भूत्वा तत्र उपकृष्णम् इति पदं सिध्यति. तदपि स्मर्तव्यम् अस्माभिः. उत्तमं. बालसुब्रह्मण्यमहोदय, भवान् पठतु अग्रिमं. समृद्ध्यर्थे वृद्धेः आधिक्यम् एक्सेसिव् प्रापर्टी. सु इति अव्ययस्य प्रयोगः क्रियते यथा मद्राणां समृद्धिः सुमद्रं, मद्रदेशवासिनां समृद्धिः, भिक्षाणां समृद्धिः सुभिक्षं, सुमद्रं जनाः आनन्देन वसन्ति स्म इति. वृद्धेः आधिक्यं समृद्ध्यर्थं तस्य अर्थं सु इति अव्ययप्रयोगः. सो तस्मात् सुभारतं समृद्धिः, अत्र अन्यत् उदाहरणं भवान् वक्तुम् इच्छति चेत् तत्र भगिन्या सुभिक्षम् इति एकं पदं दत्तवती. अपि च सुमद्रं सुमद्रं सुभिक्षम् इति पदमस्ति. अत्र वृद्धिः इत्युक्ते प्रास्पेरिटि. वदतु. अत्र किं ज्ञातव्यम् इत्युक्ते वदतु. प्रोस्पेरिटि वृद्धेः आधिक्यं, तस्य स्थाने सु इति अव्ययः प्रयोक्तव्यम्. इत्युक्ते अत्र एकं समस्तपदमस्ति सुमद्रम् इति एकं समस्तपदं, तस्य अर्थः तु मद्राणां समृद्धिः इति अर्थः. तत्र वृद्धेः आधिक्यं यत्र यत्र समृद्धिः अस्ति तस्मिन् सन्दर्भे तत्र सु इति अव्ययपदस्य प्रयोगं कुर्मः. अत्र मद्रदेशवासिनः इति तत्र वासी इति पदं नकारान्तपदं, मद्रदेशवासिनः वासी इति वासिन् नकारान्तपदं भवति, मद्रदेशीयाः इति अर्थः. किन्तु अत्र समृद्धिः इत्युक्ते तेषां तत्र मद्रदेशवासिनां समृद्धिः इत्युक्ते तेषां प्रास्पेरिटि अस्ति इति अर्थः. तत्र प्रास्पेरिटि अस्ति इति कृत्वा जनाः आनन्देन वसन्ति स्म इति तत्र वाक्यं लिखितमस्ति. जनाः समद्रम् आनन्देन वसन्ति स्म इति लिखितवती. अत्र क्षम्यतां, सुमद्रं सुमद्रम् इति सु इति उपसर्गः नास्ति, अव्ययम्. अत्र प्रास्पेरिटि वदतु. सुमिथिलम् इति सुमिथिलं सुमिथिलं मिथिला इति आकारान्तपदमस्ति चेत् सुमिथिलं स्त्रीलिङ्गपदं वा मिथिला मिथिला इति स्त्रीलिङ्गपदमेव, आकारान्तस्त्रीलिङ्गपदम् इति भाति. वदतु. अस्तु, अत्र सु अन्य स्थानेषु अपि दृश्यामः खलु, सुगन्ध, सुचेता, सुमतिः, नामानि सन्ति. तत्र अपि सु प्रास्पेरिटि अस्ति वा? अहं चिन्तितवती तत्र गुड् इति सम्यक् इति अर्थः भवति इति. उत्तमम्. इत्युक्ते अत्र सुभाषितम् इति वदामः, शोभनं भाषितं, सुभाषितं. तत्र इत्युक्ते अत्र अस्मिन् प्रसङ्गे सु इति अव्ययस्य प्रयोगः केवलं प्रास्परिटि इत्यस्मिन् अर्थे अस्ति. यथा भगिन्या पूर्वमेव लिखितं, बहवः अर्थाः भवितुम् अर्हन्ति. सु इत्युक्ते शोभनं भाषितं, शोभनम् इति पदं. सुपुरुषः इति वदामश्चेत् शोभनः पुरुषः इति. किन्तु तेषु स्थलेषु भिन्नसमासः भवितुमर्हति. सुपुरुषः इति वदामश्चेत् तत्र प्रादिसमासः. ओ अस्तु, इदानीं सुमतिः भवति चेत् यस्याः मतिः सम्यक् अस्ति वा? तत्र बहुव्रीहिसमासः अपि भवितुमर्हति. ओ अस्तु अस्तु अस्तु, धन्यवादः. आहत्यत्र मद्रदेशे वासिनः इति एकं वाक्यमस्ति. तत्र वयं जानीमः एव मद्रादीशः, मद्राधिपतिः, माद्री, पाण्डुराज, पाण्डोः पत्नी, पाण्डुराजस्य द्वितीया पत्नी माद्री. तत्र माद्री इति पदं कथमागतम् इत्युक्ते मद्रे भवा, मद्रे भवा माद्री इति पदमस्ति. अपि च अत्र सुभिक्षम् इति एकं पदमस्ति. सुभिक्षं, भारतदेशं सुभिक्षम् आसीत् इति वदामश्चेत् महोदय वदतु, भारतदेशं सुभिक्षम् आसीत्. तत्र समस्तपदस्य स्थाने विग्रहवाक्यं योजयित्वा वदतु. इत्युक्ते तत्र भारतदेशं, भारतदेशे भिक्षायाः समृद्धिः आसीत् इति वक्तुं शक्यते. तत्र भिक्षायाः समृद्धिः एव सुभिक्षा, भिक्षायाः समृद्धिः एव सुभिक्षम् इति भवति. अथवा अन्यत् वाक्यं, मम गृहं सुभिक्षम् इति वदामि चेत् तत्र सुभिक्षम् इति गृहस्य विशेषणं नास्ति, किन्तु तत्र अव्ययीभावसमासः. देशः सुभिक्षं भवेत् अथवा राष्ट्रं सुभिक्षं भवेत् इति अपि. सुभद्रम् अपि भवितुं शक्यते. सुभद्रं, सुभद्रं तत्र इत्युक्ते सुभद्रम् इत्युक्ते सुरक्षितम् इति भाति तत्र. उत्तमं. राष्ट्रं सुभिक्षं भवेत्. उत्तमम्. अग्रे सरेम. अनन्तरम् अरुणा भगिनी भवती पठतु. भगिनी अस्ति वा? अरुणा भगिनी पठतु. वृद्धते, वृद्धेः अभावः, वैकृत्यं, डिट्यूरियेशन्. दुर् इति अव्ययस्य प्रयोगः क्रियते यदा यवनानां वृद्धिः दुर्यवनम्, एवमेव शकानां वृद्धिः दुःशकं, दुःशकम्. दुर्यवनं प्रजाः दुःखिताः अभवन्. अत्र दीर्घसूत्रे अत्र वृद्धार्थे इति दत्तम्. अर्थं किम् इत्युक्ते वृद्धे अभावः अथवा वैकृत्यं. दुर् इति अव्ययपदम् उपयुज्यते अत्र. उदाहरणानि दुर्यवनम् अत्र यवानानां दृष्टिः द्वितीयं न अवगतम् इति एवमेव शखानां दृष्टिः दुःशखम् इति पदमस्ति अत्र विग्रहवाक्यं शखानां युर्धिः दुर्यवनं प्रजाः दुःखिताः अभवन् पूर्ण वाक्यं दत्तं दुर्यवनं प्रजाः दुःखिताः अभवन् इति दत्तमत्र. अत्र पश्यन्तु वैकृत्यम् इति पदं दत्तवती भगिनी. वैकृत्यम् इति तद्धितान्तपदमस्ति. विकृतस्य भावः वैकृत्यं तद्धितान्तपदं. विकृतस्य भावः वैकृत्यम् इति भवति. अत्र यत्र वृद्धिः नास्ति चेत् तत्र डिट्युरियरेशन् इति भवति. इत्युक्ते असमृद्धिः, नो चेत् वैफल्यम् इति अपि वक्तुं शक्यते. तेषां वैफल्यं दुर्विनियोगम् अत्र दुर् इति उपसर्गस्य दुर् इति अव्ययस्य प्रयोगः तत्र विरुद्धे लिखितमस्ति. पश्यन्तु अत्र उच्चारणं किञ्चित् सम्यक् भवेत्. वकारः, यकारः, अनन्तरं ऋकारः, विरुद्धिः इत्युक्ते समृद्धेः विरुद्धार्थकपदं विरुद्धिः इति लिखितमस्ति. दुर्यवनं समस्तपदमस्ति. दुःशकम् इति समस्तपदमस्ति. दुर्यवनम् इत्युक्ते यवनानाम् असमृद्धिः, यवनानां वैफल्यम् इति वक्तुं शक्नुमः. तदेव दुर्यवनम्. अपि च शकः इत्युक्ते अहं चिन्तयामि इरा, तस्मिन् इरा इति वदामः आङ्ग्लभाषायां. तत्र दुःशकम् इत्युक्ते तत्र शकानां शकः इत्युक्ते तत्र एरा टैम् पीरियड् इति वक्तुं शक्नुमः. एवं रीत्या एव दुःशकम् इति समस्तपदमस्ति. तस्य विग्रहवाक्यं शकानां विरुद्धिः. देशे दुर्यवनं कथं भवति? दुर्वनं न भवति वा? अत्र नाम अस्ति यवनदेशवासिनः इत्युक्ते यत्र यवनदेशे पूर्वस्मिन् काले तत्र मद्रदेशः इव यवनदेशः अस्ति. तत्र तदर्थमेव वाक्यं भूतकाले लिखितमस्ति. दुर्यवनं प्रजाः दुःखि वदतु भवती समाप्तिं करोतु. वदतु. मम पङ्क्ति अस्ति, करोना जन्तुग्रस्तविश्वे सर्वदेशानां व्यधिः अस्ति. तत्र यदि समस्तपदम् उपयोगं कुर्मः, करोना जन्तुग्रस्तविश्वे सर्वदुर्दशं अस्ति. दशा इति पदं स्वीकुर्मः चेत् करोना व्याधिग्रस्त विश्वे किं वक्तव्यम् अत्र? अहं चिन्तयामि यदि वयं दशा इति पदं स्वीकुर्मः चेत् दुर्दशम् इति भवति. तत्र दुर् योजयित्वा दुर्दशा दशं आं भगिनी तथा भवितुम् अर्हति. दुर्देशं दुर्देशम् इति भवति वा दुश्यकम् इव अत्र दुर् एव अव्ययं वा दुष् किमपि दुस् किमपि न दुर् अव्ययम् अस्ति व्यर्धि तस्य अर्थं दुर् अस्ति अव्यय भगिनि एकमेव अव्ययं वा दुर् दुस् दुष् किमपि न भवति दुर् एव अस्ति इति भाति अत्र केवलं डिटोरियरेशन् इत्यस्मिन् अर्थे साधारणं पदमेव किन्तु तत्र साधारणतया वयं दुर्योधनः इति वदामश्चेत् दुष्करं योधनं यस्य सः इति वक्तव्यम् अस्ति तत्र इत्युक्ते युद्धे तस्य तं प्रति युद्धं कर्तुम् अशक्यम् इत्यस्मिन् अर्थे दुष्करं युद्धं यस्य इति तत्र अहं सम्यक्तया न श्रुतवती दुष्करं योधनं यस्य सः किन्तु अत्र दुर् इति उपसर्गः सर्वदा डिटेरिरेशन् दुर्बलम् एवं दुर्बलं किन्तु अत्र न केवलं दुर्यवनं दुष्यकम् अपि च अन्यत् पदं दुर्भिक्षम् इति पदं योजयामः वा इत्यपि चिन्तनीयम् किन्तु दुर्भिक्षम् इति वदामश्चेत् भिक्षायाः अभावः अभावार्थे भवति भिक्षायाः भिक्षाणाम् अभावः दुर्भिक्षम् इति भवति देशे दुर्भिक्षं जायते इति वदामश्चेत् तत्र भिक्षायाः अभावः इति अर्थः आयाति दुर्बुद्धिः तत्र प्रादिसमासः भवति इति भाति भगिनी दुर्बुद्धिः इति किन्तु दुर्बुद्धिः इति पदम् अन्यपदस्य विशेषणं भवति चेत् पुनः बहुव्रीहिसमासः भवति सुबुद्धिः दुर्बुद्धिः इत्यादीनि पदानि अन्यपदस्य विशेषणं भवति चेत् पुनः तत्र दुष्टा बुद्धिः यस्य सः दुर्बुद्धिं वदामः चेत् दुर्बुद्धिं वदामः चेत् तर्हि तत्र अव्ययसमासः भवति वा अव्ययभावसमासः केवलम् अत्र अस्माकं विवक्षा एव वाक्ये अस्माकं तत्र मया पूर्वमेव उक्तमस्ति तत्र लोकनाथः इति वदामश्चेत् लोकः एव नाथः इति वक्तुं शक्नुमः तत्र लोकस्य नाथः इत्यपि वक्तुं शक्नुमः इत्युक्ते समासः सर्वदा सन्दर्भानुगुणम् अर्थम् आश्रित्य तत्र कस्मिन् सन्दर्भे अस्ति इति एव दृष्ट्वा एव वक्तुं शक्यते स्वीकृत्य न कर्तुं शक्नुमः उत्तमम् अनन्तरम् अत्र सरला भगिनी भवती एव पठतु भगिनी अत्र दुःशकं ऋकारः गच्छति रेफः गच्छति तद् विषये न तत्र किं भवति भगिनी वयं पठितवन्तः व्याकरणवर्गे सन्धिवर्गे विसर्गसन्धेः प्रसङ्गे तत्र एकं सूत्रम् अस्ति वाशरी इति एकं सूत्रमस्ति शर् प्रत्याहारस्थवर्णः अस्ति चेत् तत्र विकल्पेन रूपद्वयं सिध्यति विसर्गसन्धेः प्रसङ्गे तत्र शर् प्रत्याहारस्थवर्णः शकारः तालव्यशकारः विसर्गात् परम् अस्ति चेत् तदा विकल्पेन तत्र रूपद्वयं सिध्यति अत्र द्वितीयं रूपं लिखितवती भगिनी विसर्गः तु साधु एव साधु एव उत्तमं दुर्यवनं दुश्यकम् अपि च दुर्भिक्षम् इति भवति वा इति द्रष्टव्यम् इत्युक्ते दुर्भिक्षम् इत्युक्ते भिक्षाणाम् अभावः किन्तु अभावार्थे अत्र भिन्न अव्ययपदं प्रयुक्तमस्ति तदेव अग्रे आयास्यति पठतु भगिनी सरला भगिनी पठतु अस्तु अर्थाभावे अर्थाभावार्थे अभावार्थे पदार्थस्य असता सता इत्युक्ते विद्यमानं नास्ति तत्र अभावः अस्ति. निर् इति अव्ययस्य प्रयोगः क्रियते यथा मक्षिकाणाम् अभावः निर्मक्षिकं बालकः निर्मक्षिकम् आनन्देन शेते. सो यदि अभावः अर्थे अव्ययः किम् आगच्छति तत् निर् अव्ययः उपयोगः भवति. निर् मक्षिकाणाम् अभावः मक्षिकाणाम् अभावः इति निर्मक्षिकं मक्षिका भवति प्रातिपदिकम् आकारान्तपदं. तदनन्तरं ह्रस्व सूत्रमस्ति नसुपक ह्रस्व नपुंसकप्रातिपदकस्य अध्ययनेन मक्षिक इति भवति. तदनन्तरं अव्ययी भावात् न अव्ययी भावातो पञ्चम्याम् इति अम् योजितं भवति तु मक्षिकम् आगच्छति. सो निर् अव्यय उपयोग मक्षिकं सुबन्धपदम् आगच्छति तत्र. सो निर्मक्षिकं सो बालकः निर्मक्षिकम् आनन्देन शेते. सो मक्षि इति वाक्यं भवति. अन्यवाक्यं निर्मलम् इति भवति यथा मलं विहाय निर्मलम् इति भवति निर्मलम्. अत्र जलं निर्मल जलं निर्मलं पिबतु इति. अत्र उत्तमम् इत्युक्ते अत्र इतोपि किं वक्तव्यम् इत्युक्ते अर्थाभावः इति वदामश्चेत् तत्रापि अर्थस्य अभावः अर्थस्य अभावः इत्युक्ते पदार्थस्य अभावः इति अर्थः. अर्थ इति पदस्य बहवः अर्थाः सन्ति. अर्थः इत्युक्ते मीनिङ्ग् इति अर्थः अस्ति किन्तु अर्थम् इत्युक्ते धनमपि अर्थः अस्ति. अपि च अर्थम् इत्युक्ते पदार्थः इति पदार्थः इति पदमपि पदस्य अर्थः इति पदार्थः इत्यपि समस्तपदमेव. अर्थाभावः इत्युक्ते पदार्थस्य अभावः. तदेव असत्ता सत्ता असत्ता तत्र नैतत्पुरुषसमासः अस्ति. पदार्थस्य अभावः अस्ति चेत् तदा निर् इति अव्ययपदस्य प्रयोगः क्रियते. उदाहरणार्थं निर्मक्षिकम् अपि च निर्मशकम् अपि भवितुमर्हति. मक्षिका इत्युक्ते मक्षिका इति आकारान्त पुं स्त्रीलिङ्गपदमस्ति. मक्षिका इत्युक्ते फ्लै किन्तु मशकः इत्युक्ते मस्कीटो. तत्र निर्मशकम् इत्युक्ते मशकानाम् अभावः इति अपि भवितुमर्हति तत् पदमपि. किन्तु निर्जलम् इति वदामश्चेत् निर्जलं निर्मलम् इति वदामश्चेत् जलस्य अभावः मलस्य अभावः भवति वा? सत्ता सत्ता इत्युक्ते एक्सिस्टेन्स्. ओ ऊषरप्रदेशं निर्जलं भवति यदि जले मृत्तिका अस्ति तत् जलं मलं भवति. जन्तु अस्ति जलं मलं भवति. अत्र निर्मक्षकं निर्मक्षिकम् इव निर्जलं निर्मलम् इत्यादीनि पदानि सिद्ध्यन्ति वा तस्मिन् अर्थे वक्तुं शक्यते वा इति अपि द्रष्टव्यम्. अपि च किन्तु तत्र पश्यन्तु निर्जलः ग्रामः निर्मलः पुरुषः इति वदामश्चेत् तत्र पुरुषस्य विशेषणमस्ति इति कृत्वा तत्र बहुव्रीहिसमासः भवति. पुनः तत्र निर्जलम् इति वदामश्चेत् निर्गतं जलं यस्मात् सः इति अपि वक्तुं शक्यते. कथम् अनुसृत्य उत्तमम् इत्युक्ते यदि समासः भवति ग्रामः निर्जलः. क्षम्यताम् उदाहरणं भारतदेशे वृक्षस्य कर्तनम् अस्ति चेत् निर्वृक्षं भवति इति प्रयोगं कर्तुं शक्नोति वा? निर्वृक्षम् उत्तमम् उत्तमं निर्वृक्षं भवति. अत्र ग्रामः इत्यस्य विशेषणं रूपेण वक्तुं शक्नुमः चेत् निर्जलः ग्रामः. तत्र विग्रहवाक्यं अत्र विशेषणं न भवति खलु, अवस्था भवति. उत्तमम् इत्युक्ते एतावता तत् अत्र तु निर्जलम् इति नपुंसकलिङ्गपदमस्ति, अव्ययीभावसमासयुक्तं पदमस्ति चेत् अवस्था भवति. किन्तु मम आशयः तु निर्जलः ग्रामः इति वदामश्चेत् तत्र बहुव्रीहिसमासः, ग्रामस्य विशेषणमस्ति इति कृत्वा निर्गतं जलं यस्मात् सः इति तादृशं विग्रहवाक्यं भवति. किन्तु अस्माकं विवक्षा का इति एव तत्र विषयः. अपि च अत्र वाक्यं मम गृहं निर्मशकम् अस्ति, मम आवासः. यथा बालकनिर्मशकम् आनन्देन शेते तथैव बालकनिर्जलं मृत अभवत् इति अपि वक्तुं शक्नुमः साधु. बालकः निर्जलं मृतः अभवत्. डिहैड्रेशन् निर्जलं जलस्य अभावात् भवितुम् अर्हति. उत्तमं, वदतु महोदय. उष्णप्रदेशं सदा निर्जलं भवति. उष्णप्रदेशः ऊषरप्रदेशः अस्तु, पदं द्रष्टव्यम्. अस्तु, डेसर्ट् डेसर्ट् उत्तमं भवितुम् अर्हति इति मम चिन्तनम्. अत्र निर्मक्षिकम् अथवा निर्मशकम् इति वदामश्चेत् तत्रापि मशक, पूर्वं सरला भगिन्या उक्तमस्ति मशक इति पदम् अकारान्तपदमस्ति पुंलिङ्गपदं, किन्तु मक्षिका इति दीर्घ आकारान्तस्त्रीलिङ्गपदं. तत्र ह्रस्वोनपुंसकात् ह्रस्वोनपुंसके प्रातिपदिकस्य इति सूत्रेण ह्रस्वत्वं भवति, अपि च अमादेशः भवति इति कृत्वा विकल्पेन रूपद्वयं पञ्चमी विभक्त्यां न इति एतत् सर्वं तत्रापि प्रसक्तम् अस्ति. निर्जलं जनाः न जीवितुं शक्नुवन्ति वदामः चेत् तत्र एतत् एव एषः एव अर्थः खलु. निर्जलं जनाः न जीवितुं शक्नुवन्ति, नो चेत् मीनाः न जीवितुं शक्नुवन्ति. तत्र निर्जलम् अवस्था एव, अतः अव्ययीभावसमासः खलु. तत्र अभाव एव अर्थ, अभावार्थे अस्ति. उत्तमम्, अभावार्थे निर्जलं भवितुम् अर्हति. निर्विघ्नं भगिनी, निर्विघ्नमपि विघ्नानाम् अभावे. विघ्नानाम् अभावः निर्विघ्नं. उत्तमम्, उत्तमं, तदेव. अन्यानि उदाहरणानि यदि स्मरन्ति चेत् वदन्तु, नो चेत् अग्रे सरेम. अत्ययार्थे नाशः, अत्ययार्थे नाशः. अत्र उषा भगिनी पठतु. आं भगिनि पठतु. अत्ययार्थे नाशः अति निर् निस् इत्येषाम् अव्ययानां प्रयोगः क्रियते. यथा हिमस्य अत्ययः अतिहिमम्, अतिशीतं निर्हिमम् इत्यादयः. अतिहिमं परिसरस्य हानिः भवति. रामः अतिकोपं शान्तिं प्राप्तवान्. अत्ययार्थे दीर्घस्य सूत्रे अत्ययार्थे अर्थे अर्थः अत्ययार्थे अति इति पदम् अव्ययपदं भवति. हिमस्य अत्ययः अतिहिमं, हिमस्य नाशः यथा भगिन्या उक्तवती कक्षायाम् आरम्भे. अत्र भगिनी, भगिनी अत्र किं वक्तव्यं, भगिन्या उक्तं कर्मणि, भगिन्या उक्तं, नो चेत् भगिनी उक्तवती, भगिनी उक्तवती, या कर्तरिप्रयोगे, ओके, अतिहिमम्, अतिहिमम् इति पदे अति इति अव्ययपदं, हिमम् इति अतिहिमम् इति पदस्य हिमनाशः, हिमनाशः इस् इण्डिकेटेड्, हिमं हिमः अकारान्तपदं, सो हिमम् इति पदम् आगतः, अतिशीतं निर् अतिशीतं निर्हिमम् इत्यादयः अदर् एक्साम्पल्स् आर् गिवन्. अतिहिमं परिसरस्य हानिः भवति, इट् ब्राट् सो मच् आफ्. अत्र अस्मिन् सन्दर्भे अतिहिमं परिसरस्य हानिः भवति इत्युक्ते हिमस्य नाशः भवति चेत् परिसरस्य हानिः इत्युक्ते ग्लोबल् वार्मिङ्ग्, ग्लोबल् वार्मिङ्ग् इति अर्थः अस्ति. किन्तु अत्र अतिशब्दस्य अर्थः तु नाशः इत्यस्मिन् अर्थे, अत्र हिमस्य नाशः. अतिशीतम् इत्युक्ते साधारणतया अति इत्युक्ते बहु अधिकम् इति चिन्तयामः, किन्तु अत्र तु अतिशब्दस्य प्रयोगः नाशः इत्यस्मिन् अर्थे स्वीकर्तव्यम् इति विषयः. अत्र कोपं नाशस्य अतिकोपं, रामः अतिकोपं, कोपं नाशस्य रामः शान्तिं प्राप्तवान्. अत्र एतदेव वाक्यम् अतिहिमं परिसरस्य हानिः भवति, अत्र अतिहिमम् इत्यस्य स्थाने विग्रहवाक्यं लिखित्वा वदतु. हिमस्य अत्ययः परिसरस्य हानिः भवति, अत्ययेन, अत्ययेन, या हिमस्य अत्ययेन परिसरस्य हानिः भवति, हिमस्य नाशेन, नाशेन, अत्ययेन, नो चेत् हिमस्य नाशात्, नाशात्, या हिमस्य उत्तमम्, द्वयमपि भवितुमर्हति. अपि च रामः अतिकोपं शान्तिं प्राप्तवान्, अत्र अतिकोपं स्थाने विग्रहवाक्यं वदतु. रामः कोपस्य नाशात् शान्तिं प्राप्तवान्. सुन्दरम्, उत्तमं, तावदेव तथा भवति. अपि च कक्षायाम् अन्यानि पदानि आगतानि, अतिवृष्टिः इति पदं कोपे उक्तवान्, तत्र अतिवृष्टिः इति भिन्नं पदम्, तत्र विग्रहवाक्यम् अतिशयेन वृष्टिः इति भवति, तत्र अर्थः तु भिन्नः, अतिशयेन वृष्टिः इति भवति. किन्तु अनावृष्टिः इति वदामश्चेत् वृष्टेः अभावः इति अर्थः आयाति तत्र. एतावत् तत्र सन्दर्भं दृष्ट्वा एव विग्रहवाक्यं भवितुमर्हति इति विषयः. पुष्पा भगिनी भवती पठतु अग्रिमपरिच्छेदम्. अस्तु भगिनि, असम्प्रत्यर्थे अयुक्तः अयोग्यकाले इति, अति इति अव्ययस्य प्रयोगः क्रियते, असम्प्रति न युज्यते इत्यर्थः, यथा निद्रा सम्प्रति न युज्यते, अतिनिद्रम् कम्बलं सम्प्रति न युज्यते इति अतिकम्बलम्, अतिनिद्रम् आरोग्याय न भवति, अतिनिद्रं पुरुषः उत्तिष्ठति. अत्र एकः अयोग्यकाले असम्प्रत्यर्थे इति वदनेन अत्र अति अपि अव्ययम् अस्ति, प्रयोगः अस्ति, अयुक्तः तद् सम्यक् न वदामि, किञ्चित् अहं वदामि वा भगिनी किञ्चित्. अत्र सम्प्रति वयं जानीमः, अहं पूर्वमपि उक्तवती सम्प्रति इति, सम्प्रति इत्युक्ते इदानीम् अथवा अधुना इति अर्थः, किन्तु असम्प्रति इत्युक्ते अधुना मास्तु, अधुना नास्ति इदानीं मास्तु इत्यस्मिन् अर्थे अयं कालः अयोग्यकालः, समीचीनः कालः नास्ति, अयुक्तः कालः, अयोग्यः कालः. अत्र अतिनिद्रम् इति वदामश्चेत् इदानीं निद्रा मास्तु, निद्रां निद्रातुम् अयं कालः अयोग्यः, सम्प्रति निद्रा मास्तु इत्यस्मिन् अर्थे अत्र अति इति पदस्य प्रयोगः कृतः. असम्प्रति इत्युक्ते अधुना नास्ति इति अर्थः. निद्रा सम्प्रति नायुज्यते इत्युक्ते इदानीं निद्रा मास्तु, अयोग्यकालः निद्रातुम् इति विषयः अतिनिद्रम्. अपि च कम्बलं सम्प्रति नायुज्यते इति अतिकम्बलम्. अत्र कम्बलशब्दः अकारान्तशब्दः, अपि च पुंलिङ्गे अपि च नपुंसकलिङ्गे अपि अहं दृष्टवती कम्बलः कम्बलम् इति पदद्वयमपि तत्र अस्ति. एतावता असम्प्रति इत्युक्ते अयोग्यकालः, अयोग्यकाले निद्रा मास्तु इति अर्थः आयाति. तेन के अत्र वाक्यं पठतु पुनः. अतिनिद्रम् अतिनिद्रम् आरोग्याय न भवति. अत्र समस्तपदस्य स्थाने विग्रहवाक्यं वदतु. अतिनिद्रम् आरोग्याय अतिनिद्रम् अयोग्यकालम् अयुक्तः, तत्तु अयुक्तः, तद् अयुक्तः. अत्र इम्प्रापर् वा भगिनि? अयुक्तः अयुक्तः इम्प्रापर् वा? इम्प्रापर् अथवा निद्रायाः कालः नास्ति इत्युक्ते अत्र अयोग्यकालः इत्युक्ते अस्मिन् अस्मिन् सन्दर्भे निद्रा मास्तु इति वक्तुम् अतिनिद्रम् अतिशब्दस्य प्रयोगः कृतः अत्र अयोग्यकालः. एतावता अयोग्यकाले निद्रामश्चेत् आरोग्याय सम्यक् न भवति इति अत्र अर्थः. अतिनिद्रम् आरोग्याय न भवति, अतिनिद्रं पुरुषः उत्तिष्ठति इति लिखितवती. एतावता अत्र अयोग्यकाले कम्बलस्य उपयोगं मा करोतु इति अर्थः. कम्बलं सम्प्रति न युज्यते इति अतिकम्बलं, तत्र अतिकम्बलम् इति अर्थः तु अयोग्यकाले कम्बलस्य उपयोगं मा करोतु. सम्मर् अस्ति चेत् तत्र कम्बलस्य उपयोगः मास्तु इति तत्र अर्थः अस्ति. उत्तमं भगिनी, पुष्पा भगिनी, भवती एव पठतु अग्रिमपरिच्छेदम्. शब्दप्रादुर्भावार्थे शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, अपियरेन्स् आफ् द वर्ड् इति अव्ययस्य प्रयोगः क्रियते. यथा हरिशब्दस्य प्रकाशः इति हरि, पाणिनिशब्दस्य प्रकाशः इति पाणिनि, शङ्कराचार्यस्य कारणेन भारते इतीश्वरम् आरब्धम् इतीश्वरम् आरब्धं तिरुपत्याम् इति इति गोविन्दं श्रवणेन सर्वे ध्यानमग्नाः भवन्ति. इति हरि इति वदनेन हरिशब्दस्य प्रकाशः भवति इति. अत्र पूर्वस्मिन् वाक्ये तत्र निद्रा इति पदं दीर्घ आकारान्तपदमस्ति चेत् इति कृत्वा तत्रापि ह्रस्वत्वं भूत्वा तत्र आकारान्तपदस्य ह्रस्वो नपुंसके प्रातिपदिकस्य सूत्रेण तत्रापि ह्रस्वत्वं भूत्वा अतिनिद्रम् इति पदम् आयाति. अत्र शब्दप्रादुर्भावार्थे श्रीराम महोदय भवान् किञ्चित् प्रतिपादयतु, अत्र किं लिखितमस्ति? शङ्कराचार्यस्य कारणेन भारते सिद्धेश्वरम् आरब्धम् इति अस्ति. शङ्कराचार्यः कालानन्तरं तस्य कारणेन एव ईश्वरस्य ईश्वरस्य अस्तित्वं स्वीकृतम् अस्ति इति अस्ति आरब्धम् इति ईश्वरस्य किं प्रसङ्ग ईश्वरशब्दस्य प्रसङ्गः ईश्वरस्य प्रसङ्गः ईश्वरशब्दस्य अत्र शब्दप्रादुर्भावः इति शब्दप्रादुर्भावार्थे तस्मिन् विषये चिन्तयामश्चेत् किम् अवगन्तव्यं? प्रादुर्भावः इत्युक्ते शब्दस्य प्रसिद्धिः, शब्दस्य प्रकाशः, शब्दस्य आविर्भावः इत्युक्ते तस्मात् समयात् आरभ्य तादृशप्रसङ्गः अस्ति इति अर्थः. इत्युक्ते तस्य शब्दस्य आविर्भावः अथवा तस्य शब्दस्य प्रयोगः, प्रसिद्धिः, प्रकाशः अभवत् इति अर्थः. अत्र समस्तपदानि स्वीकृत्य विवृणोतु. शङ्कराचार्यस्य कारणेन भारते ईश्वरशब्दस्य प्रयोगः आरब्धम्. प्रयोगः न, प्रसिद्धिः. अत्र किं ज्ञातव्यम् इत्युक्ते अत्र समस्तपदे इति शब्दः तत्र आयाति. तेन हरिहरि इति बहुवारं शृणुमः चेत् तत्र किं भवति? हरिशब्दस्य प्रकाशः भवति. हरिशब्दस्य प्रकाशः इत्युक्ते तत्र इति हरि इति समस्तपदं भवति. तत्र समस्तपदे इति अव्ययस्य प्रयोगः कृतः. इति हरि इति योजयित्वा एकं लघुवाक्यं वदतु भगिनि. एकः प्रश्नः, प्रकाशः अत्र इत्युक्ते मोर् लैक् पब्लिकेशन् वा, नाट् प्रसिद्धिः? प्रसिद्धिः, प्रकाशः, प्रसिद्धिः इत्युक्ते तत्र अपीरेन्स् आफ् द वर्ड् इति रिकरेन्स् इत्युक्ते मोर् इट् हेस् बिकम् मोर् पाप्युलर्. It has become more popular or it is repeatedly used in a particular sentence or something? इत्युक्ते बहुवारं पुनः पुनः तस्य उच्चारणं भवति अथवा मुहुर्मुहुर् तस्य श्रवणं भवति. महोदय वदतु, भवान् वदतु. शब्देन पापं गच्छति. उत्तमम्. अत्र हरिशब्दस्य प्रसङ्गे इति हरि इति समस्तपदमस्ति, इकारान्तपदमस्ति इति कृत्वा एकमेव रूपं सिद्ध्यति, अदन्तं नास्ति इति कृत्वा. इति पाणिनि प्रसङ्गे वदतु. इति पाणिनि व्याकरणे व्याकरणशास्त्रे भवति वा? इदानीन्तनकाले इति पाणिनि अष्टाध्यायी पठामः चेत् इति पाणिनि भवति. इत्युक्ते अत्र इति पाणिनि इति शब्दस्य प्रसिद्धिः अभवत्. पाणिनि इति पदस्य प्रसिद्धिः, तस्य पदस्य आविर्भावः, तस्य स्मरणं, श्रवणम् अथवा मुहुर्मुहु उच्चारणं भवति इति अर्थः अस्ति. इति पाणिनि समस्तपदं स्वीकृत्य किञ्चित् वाक्यं लेखनीयम्. कोऽपि वदतु. यत् अहम् उक्तं तत् दोषः वा अष्टाध्यायी पठामः चेत् इति पाणिनि भवति. इत्युक्ते वयं तु पाणिनेः नाम बहुवारं वदामः इति. उत्तमम्. तावदेव. अपि च अत्र इति पाणिनि पाणिनिः इति इकारान्तपदमस्ति इति कृत्वा अत्रापि एकमेव रूपं सिध्यति. इति पाणिनि इत्युक्ते पाणिनेः नाम नाम श्रवणम् उच्चारणं पौनःपुन्येन कुर्मः इति विषयः. अत्र इतीश्वरम् इतीश्वरं तस्मिन् प्रसङ्गे वदतु महोदय भवान्. मन्दिरे इतीश्वरं श्रूयते. इतीश्वरं श्रूयते. उत्तमं. शङ्कराचार्यस्य कारणेन भारते इतीश्वरम् आरब्धम् इत्युक्ते ईश्वर ईश्वरशब्दस्य प्रादुर्भावः, तस्य प्राचुर्यं, तस्य प्रसिद्धिः, तस्य प्रकाशः, शब्दस्य प्रकाशः अभवत्. उत्तमम्. अनन्तरम् अत्र अन्यानि पदानि तत्र उक्तानि, कथम् इति गोविन्दं पुनः वदतु. वर्करी जनाः इति विठ्ठलं वदन् गच्छन्ति. इति विठ्ठलम्. उत्तमम्. इति गोविन्दं, गोविन्दशब्दस्य तिरुपत्यां गोविन्दशब्दस्य प्रादुर्भावः. अपि च इति रामम्, इति कृष्णम्, इति गोविन्दम्. किन्तु एतानि पदानि इति गोविन्दम्, इति रामम्, इति कृष्णम्, इति ईश्वरम् एतानि पदानि अदन्तानि इति कृत्वा अमादेशः भवति. अपि च तृतीयसप्तम्योर् बहुलं सूत्रेण विकल्पद्वयमस्ति. किन्तु इति हरि तत्र तु एकमेव रूपम् अस्ति. किन्तु इति संस्कृतं भवति वा? संस्कृतशब्दस्य प्रकाशः, प्रसिद्धिः भवति चेत् इति संस्कृतम् इति अपि भवितुमर्हति. उत्तमम्. अग्रे भवान् एव पठतु महोदय. पश्चादर्थे अणु इति अन्ययस्य प्रयोगः क्रियते. यथा विष्णोः पश्चात् अनुविष्णु, रथानां पश्चात् अनुरथं, पदानां पश्चात् अनुपदं, रामः अनुमृगं धावति, अनुवृष्टि सस्यानि वर्धन्ते, अन्वर्चतं भक्ताः रामनाम जपन्ति स्म, रामनाम जपन्ति स्म. अस्तु. अनु इति पदं कुत्र, अनु इति अव्ययं कदा भवति इत्युक्ते पश्चादर्थे भवति. पश्चादर्थे च एकं कार्यं भवति, तदनन्तरं किमपि क्रिया भवति, एका क्रिया भवति, तदनन्तरं क्रिया भवति चेत् पश्चात् इति वदामः. क्रिया अथवा नामपदम् अपि भवति. विष्णोः पश्चात् अनुविष्णु इति अस्ति, रथानां पश्चात् अनुरथम् इति अस्ति, पदानां पश्चात् अनुपदम्, रामः अनुमृगं धावति. अत्र रामः मृगस्य पश्चात् धावति इति अर्थः. अनुवृष्टिः सस्यानि वर्धन्ते इत्युक्ते वृष्टेः पश्चात् सस्यानि वर्धन्ते. अन्वर्चकं भक्ताः रामनाम जपन्ति स्म, अर्चकस्य पश्चात् भक्ताः रामनाम जपन्ति स्म इति अर्थः. इत्युक्ते फालो वदामः. अर्चकस्य पश्चात् इत्युक्ते प्रथमतया अर्चकः वदति, तदनन्तरं भक्ताः अनुवदन्ति. अत्र रामनाम इति समस्तपदं किञ्चित् वदतु महोदय. रामनाम इति समस्तपदम् अस्ति. रामस्य नाम रामनाम. तत्र अहं दृष्टवती जपन्ति जप धातुः सकर्मकधातुः, किन्तु अत्र रामनामम् इति वदामः वा? नाम नाम इति नपुंसकं भवति. नपुंसकं द्वितीयविभक्त्यां भवति वा? रामनाम नपुंसकसमान रामनाम राम इत्युक्ते नामशब्दः नपुंसकलिङ्गपदं नाम नामनि नामानि तथा नकारान्तपदमस्ति इति कृत्वा अत्र अन्वर्चकं भक्ताः रामनाम जपन्ति स्म. आहत्य अत्र कानिचन पदानि दत्तानि. अनुरामम्, अनुकृष्णम्, अनुरथम्, अनुमृगम्, अन्वर्चकम्, अनुपदम् इत्यादीनि पदानि अदन्तपदानि. तत्रापि अमादेशः भवति, किन्तु अनुविष्णु तत्र ऊकारान्तपदमस्ति इति कृत्वा, अदन्तं नास्ति इति कृत्वा तत्र एकमेव रूपं सिद्ध्यति. सः विषयः एतावता अनु इति अव्ययपदस्य प्रयोगः पश्चादर्धे भवति इति विषयः. किन्तु वदतु. पित्रोः पश्चात् बालः धावति. तत्र माता च पिता पितरौ. पित्रोः पितुः महोदय पितुः पितुः इति वक्तव्यम् द्विवचने माता च पिता पितरौ. अस्तु पितरौ पितरौ इति इत्युक्ते एकशेषवृत्तिः. एकशेषवृत्तिं कुर्मः चेत् मातापितरौ इत्यस्य स्थाने केवलं पितरौ भवति. वदतु महोदय वदतु वदतु. तत् पदं कथं अनुसहितं तत्र प्रातिपदिकमेव स्वीकर्तव्यम्. अनुपितृ अनुपितृ एकवचनं. अत्र पितृशब्दः ऋकारान्तपदमस्ति इति कृत्वा तत्र अमादेशः न भवति. तत्र मुख्यविषयः तु यत्र यत्र उत्तरपदं ह्रस्व आकारान्तपदं नास्ति अथवा अदन्तपदं नास्ति तत्र तत्र एकमेव रूपं सिद्ध्यति, विकल्परूपं नास्ति इति कृत्वा अनुपितृ, अनुगुरु, अनुवृष्टि. तत्र वृष्टि इति इकारान्तपदम्, अतः अनुवृष्टि. गुरुशब्दः उकारान्तपदम्, अनुगुरु. तथा एव अनुपितृ. तत्र एकवचने अपि समानद्विवचने बहुवचने समानरूपम् एव. समानरूपमेव. उत्तमम्. एतावत् अत्र अनुवृष्टिः इति पदं समान वा समान वा समान समान तत्र प्रातिपदिकं योजित्वा वाक्यं भवति. उत्तमम्. अत्र समानस्य भावः सामान्यम्. ओ अस्तु. तदपि तद्धितान्तपदमेव. अस्तु. अत्र यथाशब्दस्य चत्वारः अर्थाः सन्ति, योग्यता, वीप्सा, पदार्थ अनतिवृत्तिः, सादृश्यं च. किन्तु अस्माकं समयः जातः. समयस्य अभावे अत्र स्थगयाम. अग्रिमे सप्ताहे अत्र यथाशब्दात् आरभ्य चिन्तनं कुर्मः. सुन्दररीत्या वयं चिन्तनं कृतवन्तः. सर्वेषां धन्यवादः. शुभरात्रिः. धन्यवादः अनेके धन्यवादः भगिनी. धन्यवादः.